अथ चतुर्थकाण्डे तृतीयप्रश्नस्य घनपाठः आरम्भः। अपान्त्वा त्वापामपान्त्वे मन्ने मन्त्वापामपान्त्वे मन्नो मन्ने मन्त्वात्वे मन् साधयामि साधयामि मन्त्वात्वे मन् साधयामि साधयामि साधयाम्ये मन्ने मन्त्साधयाम्यपामपाकं साधयाम्ये मन्ने मन्त्साधयाम्यपामपाकं साधयामि साधयाम्यपां त्वापाकं साधयामि साधयाम्यपां अपां त्वा त्वापामपां त्वोत्मन्नोत्मन् त्वापामपां त्वोत्मन्नोत्मन्नोत्मन् त्वात्वोत्मन् साधयामि साधयाम्योत्मन् त्वात्वोत्मन् साधयाम्योद्मन्नोद्मन् साधयाम्यपामपाकौ साधयाम्योद्मन्नोद्मन् साधयाम्यपामपाकौ साधयामि साधयाम्यपां त्वापाकौ साधयामि साधयाम्यपां अपां त्वा त्वापामपां त्वा भस्मन् भस्मन् त्वापामपां त्वा भस्मन्नो भस्मन् भस्मन् त्वाभस्मन् साधयामि साधयामि भस्मन् त्वाभस्मन् साधयामि भस्मन् भस्मन् साधयाम्यपामपाकौ साधयामि भस्मन् भस्मन् साधयाम्यपामपाकौ साधयामि साधयाम्यपां त्वापाकौ साधयामि साधयाम्यपां त्वापां त्वा त्वापामपां त्वा ज्योतिषि ज्योतिषि त्वापामपां त्वा ज्योतिषि ज्योतिषि ज्योतिषि त्वा ज्योतिषि साधयामि साधयामि ज्योतिषि ज्योतिषि साधयामि साधयामि ज्योतिषि ज्योतिषि साधयाम्यपामपाकौ साधयामि ज्योतिषि ज्योतिषि साधयाम्यपामपाकौ साधयामि साधयाम्यपां त्वापाकौ साधयामि साधयाम्यपां त्वापां त्वा त्वापामपां त्वायने यने त्वापामपां त्वायने त्वायने साधयामि साधयाम्ययने त्वायने साधयामि अयने साधयामि साधयाम्यजने जने साधयाम्यर्णवे एर्णवे साधयाम्यजने जने साधयाम्यर्णवे साधयाम्यर्णवे सदने सदनेर्णवे एर्णवे सदने सीद सीद सदनेर्णवे एर्णवे सदने सीदा सीद सीद सदने सदने सीद समुद्रे समुद्रे सीद सदने सदने सीद समुद्रे सीद समुद्रे समुद्रे सीद सीद समुद्रे सदने सदने समुद्रे सीद सीद समुद्रे सदने समुद्रे सदने सदने समुद्रे समुद्रे सदने सीद सीद सदने समुद्रे समुद्रे सदने सीद सदने सीद सीद सदने सदने सीद सलिले सलिले सीद सदने सदने सीद सलिले सलिले सलिले सीद सीद सलिले सदने सदने सलिले सीद सीद सलिले सदने सलिले सदने सदने सलिले सलिले सदने सीद सीद सदने सलिले सलिले सदने साधयामि सधस्थे त्वा कृत्वा सतस्थे साधयामि सतस्थे साधयामि साधयामि सतस्थे सतस्थे साधयाम्यपामपाकुं साधयामि सतस्थे सतस्थे साधयाम्यपा सतस्थ इति सधास्थे साधयाम्यपामपाकुं साधयामि साधयाम्यपान् त्वापाकुं साधयामि साधयाम्यपान् त्वापान् त्वा त्वापामपान् त्वा पुरीषे पुरीषे त्वापामपान् त्वा पुरीषे पुरीषे पुरीषे त्वा त्वा पुरीषे साधयामि साधयामि पुरीषे त्वा त्वा पुरीषे साधयामि पुरीषे साधयामि साधयामि पुरीषे पुरीषे साधयाम्यपामपागुं साधयामि पुरीषे पुरीषे साधयाम्यपामपागुं साधयामि साधयाम्यपान् त्वा त्वापागुं साधयामि साधयाम्यपान् त्वापान् त्वा त्वापामपान् त्वा योनौ योनौ त्वापामपान् त्वा योनौ योनौ योनौ त्वा त्वा योनौ साधयामि साधयामि योनौ त्वा त्वा योनौ साधयामि योनौ साधयामि साधयामि योनौ योनौ साधयाम्यपामपागुं साधयामि योनौ योनौ साधयाम्यपामपागुं साधयामि साधयाम्यपान् त्वा त्वापागुं साधयामि साधयाम्यपान् त्वापान् त्वा त्वापामपान् त्वा पाथसि पाथसि त्वापामपान् त्वा पाथसि पाथसि पाथसि त्वापाथसि साधयामि साधयामि पाथसि त्वापाथसि साधयामि पाथसि साधयामि साधयामि पाथसि पाथसि साधयामि गायत्री गायत्री साधयामि पाथसि पाथसि साधयामि गायत्री साधयामि गायत्री गायत्री साधयामि साधयामि गायत्री छन्दश्छन्दो गायत्री साधयामि साधयामि गायत्री छन्दः गायत्री छन्दश्छन्दो गायत्री गायत्री छन्दस्तृष्टुप् तृष्टुप् छन्दो गायत्री गायत्री छन्दस्तृष्टुप् तृष्टुप् तृष्टुप् छन्दश्छन्दस्तृष्टुप् छन्दश्छन्दस्तृष्टुप् छन्दश्छन्दस्तृष्टुप् छन्दः तृष्टुप् छन्दश्छन्दस्तृष्टुप् तृष्टुप् छन्दो जगति जगति छन्दस्तृष्टुप् तृष्टुप् छन्दो जगति छन्दो जगति जगति छन्दश्छन्दो जगति छन्दश्छन्दो जगति छन्दः जगति छन्दश्छन्दो जगति जगति छन्दो नुष्टुप् नुष्टुप् छन्दो जगति जगति छन्दो नुष्टुप् नुष्टुप् नुष्टुप् छन्दश्छन्दो नुष्टुप् छन्दश्छन्दो नुष्टुप् छन्दश्छन्दो नुष्टुप् छन्दः अनुष्टुप् छन्दश्छन्दो नुष्टुप् अनुष्टुप् छन्दः पङ्क्तिः पङ्क्तिश्छन्दो नुष्टुप् अनुष्टुप् छन्दः पङ्क्तिः अनुष्टुभित्यनुष्टुप् छन्दः पङ्क्तिः पङ्क्तिश्छन्दश्छन्दः पङ्क्तिश्छन्दश्छन्दः पङ्क्तिश्छन्दश्छन्दः पङ्क्तिश्छन्दः छन्दश्छन्दः पङ्क्तिः पङ्क्तिश्छन्दः छन्द इति छन्दः अयम् पुरः पुरोऽयमयम् पुरो भुवो भुवः पुरोऽयमयम् पुरो भुवः पुरो भुवो भुवः पुरः पुरो भुवस्तस्य तस्य भुवः पुरः पुरो भुवस्तस्य भुवस्तस्य तस्य भुवो भुवस्तस्य प्राणः प्राणस्तस्य भुवो भुवस्तस्य प्राणः तस्य प्राणः प्राणस्तस्य तस्य प्राणो भौवायनो भौवायनः प्राणस्तस्य तस्य प्राणो भौवायनः प्राणो भौवायनो भौवायनः प्राणः प्राणो भौवायनो वसन्तो वसन्तो भौवायनः प्राणः प्राणो भौवायनो वसन्तः प्राण इति प्राणः भौवायनो वसन्तो वसन्तो भौवायनो भौवायनो वसन्तः प्राणायनः प्राणायनो वसन्तो भौवायनो भौवायनो वसन्तः प्राणायनः वसन्तः प्राणायनः प्राणायनो वसन्तो वसन्तः प्राणायनो गायत्री गायत्री प्राणायनो वसन्तो वसन्तः प्राणायनो गायत्री प्राणायनो गायत्री गायत्री प्राणायनः प्राणायनो गायत्री वासन्ति वासन्ति गायत्री प्राणायनः प्राणायनो गायत्री वासन्ति गायत्री वासन्ति वासन्ति गायत्री गायत्री वासन्ति गायत्र्यै गायत्र्यै वासन्ति गायत्री गायत्री वासन्ति गायत्र्यै वासन्ति गायत्र्यै गायत्र्यै वासन्ति वासन्ति गायत्र्यै गायत्रं गायत्रं गायत्र्यै वासन्ति वासन्ति गायत्र्यै गायत्रम् गायत्र्यै गायत्रं गायत्रं गायत्र्यै गायत्र्यै गायत्रं गायत्रात् गायत्रात् गायत्रं गायत्र्यै गायत्र्यै गायत्रं गायत्रात् गायत्रं गायत्रात् गायत्रात् गायत्रं गायत्रं गायत्रात् पागुंशो पागुंशत् गायत्रात् गायत्रं गायत्रं गायत्रात् पागुंशुः गायत्रादु पागुंशुरु पागुंशर्गायत्रात् गायत्रादु पागुंशुरु पागुंशोरु पागुंशोरु पागुंशर्गायत्रात् गायत्रादु पागुंशुरु पञ्चदश पञ्चदशोऽन्तर्यामादन्तर्यामोऽन्तर्याम यामोऽन्तर्यामात् पञ्चदशः याम इत्यन्तः यामः अन्तर्यामात् पञ्चदशः पञ्चदशो अन्तर्यामादन्तर्यामात् पञ्चदशः पञ्चदशात् पञ्चदशात् पञ्चदशो अन्तर्यामादन्तर्यामात् पञ्चदशः पञ्चदशात् यामादित्यन्तः यामा पञ्चदशः पञ्चदशात् पञ्चदशात् पञ्चदशः पञ्चदशः पञ्चदशात् बृहत् बृहत् पञ्चदशात् पञ्चदशः पञ्चदशः पञ्चदशात् बृहत् पञ्चदशात् बृहत् बृहत् पञ्चदशात् पञ्चदशात् बृहत् बृहतो बृहतो बृहत् पञ्चदशात् पञ्चदशात् बृहत् बृहतः बृहत् बृहतो बृहतो बृहत् बृहत् बृहतो भरद्वाजो भरद्वाजो बृहतो बृहत् बृहत् बृहतो भरद्वाजः भरद्वाजो भरद्वाजो बृहतो बृहतो भरद्वाज ऋषि ऋषिर् भरद्वाजो बृहतो बृहतो भरद्वाजर्षिः भरद्वाज ऋषिर् ऋषिर् भरद्वाजो भरद्वाज ऋषिः प्रजापतिगृहीतया प्रजापतिगृहीतय ऋषिर्भरद्वाजो भरद्वाज ऋषिः प्रजापतिगृहीतया प्रजापतिगृहीतया प्रजापतिगृहीतया त्वया मनोमनस्त्वया प्रजापतिगृहीतया प्रजापतिगृहीतया त्वया मनः प्रजापतिगृहीतयेति प्रजापति त्वया मनोमनस्त्वया त्वया मनो गृह्णामि गृह्णामि मनस्त्वया त्वया मनो गृह्णामि गृह्णामि गृह्णामि मनो मनो गृह्णामि प्रजाभ्यः प्रजाभ्यो गृह्णामि मनो मनो गृह्णामि प्रजाभ्यः गृह्णामि प्रजाभ्यः प्रजाभ्यो गृह्णामि गृह्णामि प्रजाभ्योऽयमयम् प्रजाभ्यो गृह्णामि गृह्णामि प्रजाभ्योऽयम् प्रजाभ्योऽयमयम् प्रजाभ्यः प्रजाभ्योऽयम् पश्चात् पश्चादयम् प्रजाभ्यः प्रजाभ्योऽयम् पश्चात् प्रजाभ्य इति प्राजाभ्यः पश्चात् पश्चादयमयम् पश्चात् विश्वव्यचा विश्वव्यचाः पश्चादयमयम् पश्चात् विश्वव्यचा पश्चाद् विश्वव्यचा विश्वव्यचाः पश्चात् पश्चाद् विश्वव्यचास्तस्य तस्य विश्वव्यचाः पश्चात् पश्चाद् विश्वव्यचास्तस्य विश्वव्यचास्तस्य तस्य विश्वव्यचा विश्वव्यचास्तस्य चक्षुश्चक्षुस्तस्य विश्वव्यचा विश्वव्यचास्तस्य चक्षुः विश्वव्यचा इति विश्वव्यचाः चक्षुश्चक्षुस्तस्य तस्य चक्षुर्वैश्वव्यचसं वैश्वव्यचसं चक्षुर्वैश्वव्यचसं वर्षाणि वर्षाणि वैश्वव्यचसं चक्षुश्चक्षुर्वैश्वव्यचसं वर्षाणि वैश्वव्यचसं वर्षाणि वर्षाणि वैश्वव्यचसं वैश्वव्यचसं वर्षाणि चाक्षुषाणि चाक्षुषाणि वर्षाणि वैश्वव्यचसं वैश्वव्यचसं वर्षाणि चाक्षुषाणि वैश्वव्यचसमिति वैश्वव्यचसं वर्षाणि चाक्षुषाणि चाक्षुषाणि वर्षाणि वर्षाणि चाक्षुषाणि जगति जगति चाक्षुषाणि वर्षाणि वर्षाणि चाक्षुषाणि जगति चाक्षुषाणि जगति जगति चाक्षुषाणि चाक्षुषाणि जगति वारुषि वारुषि जगति चाक्षुषाणि चाक्षुषाणि जगति वारुषि वारुषि वारुषि जगति जगति वारुषि जगत्या जगत्या वारुषि जगति जगति वारुषि जगत्या वारुषि जगत्या जगत्या वारुषि वारुषि जगत्या अर्क्षममृक्षमं जगत्या वारुषि वारुषि जगत्या अर्क्षमम् जगत्या अर्क्षममृक्षमं जगत्या जगत्या अर्क्षममृक्षमादृक्षमादृक्षमं जगत्या जगत्या अर्क्षममृक्षमादृक्षमादृक्षममृक्षमृक्षमृक्षमात् शुक्रशुक्ररक्षमादृक्षममृक्षमृक्षमात् शुक्रः शुक्रशुक्ररक्षमादृक्षमात् शुक्रशुक्रात् शुक्रात् शुक्ररक्षमादृक्षमात् शुक्रशुक्रात् शुक्रशुक्रात् शुक्रात् शुक्रशुक्रशुक्रात् सप्तदश सप्तदश शुक्रात् शुक्रशुक्रशुक्रात् सप्तदशः सप्तदश सप्तदश शुक्रात् शुक्रात् सप्तदश सप्तदशात् सप्तदशात् सप्तदश शुक्रात् शुक्रात् सप्तदश सप्तदशात् सप्तदश सप्तदशात् सप्तदशात् सप्तदश सप्तदश सप्तदशात् द्वैरूपं वैरूपं सप्तदशात् सप्तदश सप्तदश सप्तदशात् द्वैरूपं दश इति सप्तदशः सप्तदशात् द्वैरूपं वैरूपकं सप्तदशात् सप्तदशात् द्वैरूपं वैरूपाद् वैरूपाद् वैरूपकं सप्तदशात् सप्तदशात् द्वैरूपं वैरूपात् दशादिति सप्तदशात् द्वैरूपं वैरूपाद् वैरूपाद् वैरूपं वैरूपं वैरूपाद् विश्वामित्रो विश्वामित्रो वैरूपाद् वैरूपं वैरूपम् वैरूपाद् विश्वामित्रः रूपात् विश्वामित्रो विश्वामित्रो वैरूपात् वैरूपात् विश्वामित्र ऋषिर्ऋषिर्विश्वामित्रो वैरूपात् वैरूपात् विश्वामित्र ऋषिः विश्वामित्र ऋषिर्ऋषिर्विश्वामित्रो विश्वामित्र ऋषिः प्रजापतिगृहीतया प्रजापतिगृहीतय ऋषिर्विश्वामित्रो विश्वामित्र ऋषिः प्रजापतिगृहीतया विश्वामित्र इति विश्वामित्रः ऋषिः प्रजापतिगृहीतया प्रजापतिगृहीतय ऋषिर्ऋषिः प्रजापतिगृहीतया त्वया त्वया प्रजापतिगृहीतय ऋषिर्ऋषिः प्रजापतिगृहीतया त्वया प्रजापतिगृहीतया त्वया त्वया प्रजापतिगृहीतया प्रजापतिगृहीतया त्वया चक्षुश्चक्षुस्त्वया प्रजापतिगृहीतया प्रजापतिगृहीतया त्वया चक्षुः प्रजापतिगृहीतयेति प्रजापति गृहीतया चक्षुश्चक्षुस्त्वया त्वया चक्षुर्गृह्णामि गृह्णामि चक्षुस्त्वया त्वया चक्षुर्गृह्णामि चक्षुर्गृह्णामि गृह्णामि चक्षुश्चक्षुर्गृह्णामि प्रजाभ्यः प्रजाभ्यो गृह्णामि चक्षुश्चक्षुर्गृह्णामि प्रजाभ्यः प्रजाभ्यः प्रजाभ्यो गृह्णामि गृह्णामि प्रजाभ्य इदमिदम् प्रजाभ्यो गृह्णामि गृह्णामि प्रजाभ्य इदम् प्रजाभ्य इदमिदम् प्रजाभ्यः प्रजाभ्य इदमुत्तरादुत्तरादिदम् प्रजाभ्यः प्रजाभ्य इदमुत्तराभ्य इति प्राजाभ्यः इदमुत्तरादुत्तरादिदमिदमुत्तरात् सुवस्सुवरुत्तरादिदमिदमुत्तरात् सुवः सुवस्सुवरुत्तरादुत्तरात् सुवस्तस्य तस्य सुवरुत्तरादुत्तरात् सुवस्तस्य उत्तरादित्योतोत्तरादस्य तस्य सुवस्सुवस्तस्य श्रोत्रग्श्रोत्रन्तस्य सुवस्सुवस्तस्य श्रोत्रम् तस्य श्रोत्रग्श्रोत्रन्तस्य तस्य श्रोत्रगो सौवगो सौवग्श्रोत्रन्तस्य तस्य श्रोत्रगो सौवम् श्रोत्रगो सौवगो सौवग्श्रोत्रग्श्रोत्रगो सौवगो शरच्छरच्छौवग्श्रोत्रग्श्रोत्रगो सौवगो शरत् सौवगो शरच्छरत् सौवगो सौवगो शरच्छ्रौत्री श्रौत्री शरत् सौवगो सौवगो शरच्छ्रौत्री शरच्छ्रौत्री श्रौत्री शरच्छरच्छौत्यनुष्टुभनुष्टुभ्रौत्री शरच्छरच्छ्रौत्यनुष्टुभ श्रौत्र्यनुष्टुभनुष्टुभ्श्रौत्री श्रौत्र्यनुष्टुभ्चारदी शारद्यनुष्टुभ्श्रौत्री श्रौत्र्यनुष्टुभ्चारदी अनुष्टुभ्चारदी शारद्यनुष्टुभनुष्टुभ्चारद्यनुष्टुभोऽनुष्टुभश्चारद्यनुष्टुभनुष्टुभ्चारद्यनुष्टुभ मन्थिनो मन्थिन एकविघोष एकविघोषो मन्थिनो मन्थिन एकविघोषादेकविघोषादेकविघोषादेकविघोषादेकविघोषमन्थिनो मन्थिन एकविघोषादेकविघोषादेकविघोषादेकविघोषादेकविघोषाद्वैराजम् प्रजापतिगृहीतया प्रजापतिगृहीतया प्रजापतिगृहीतया त्वया श्रोत्रगुश्रोत्रन्द्वया प्रजापतिगृहीतया प्रजापतिगृहीतया त्वया श्रोत्रम् गृहीतयेति प्रजापति गृहीतया त्वया श्रोत्रगुश्रोत्रन्द्वया त्वया श्रोत्रम् गृह्णामि गृह्णामि श्रोत्रन्द्वया त्वया श्रोत्रम् गृह्णामि श्रोत्रम् गृह्णामि गृह्णामि श्रोत्रगुश्रोत्रम् गृह्णामि प्रजाभ्यः प्रजाभ्यो गृह्णामि श्रोत्रगुश्रोत्रम् गृह्णामि प्रजाभ्यः गृह्णामि प्रजाभ्यः प्रजाभ्यो गृह्णामि गृह्णामि प्रजाभ्य इयमियम् प्रजाभ्यो गृह्णामि गृह्णामि प्रजाभ्य इयम् प्रजाभ्य इयमियम् प्रजाभ्यः प्रजाभ्य इयमुपर्युपरीयम् प्रजाभ्यः प्रजाभ्य इयमुपरि प्रजाभ्य इति प्राजाभ्यः इयमुपर्युपरीयमियमुपरि मतिर्मतिरुपरीयमियमुपरिमतिः उपरि मतिर्मतिरुपर्युपरि मतिस्तस्यैतस्यै मतिरुपर्युपरि मतिस्तस्यै मन्तो हे मन्तो माति हे मन्तो वाच्यायनो वाच्यायनो हे मन्तो माति माति हे मन्तो वाच्यायनः मन्तो वाच्यायनो वाच्यायनो हे मन्तो वाच्यायनः पङ्क्तिः पङ्क्तिर्वाच्यायनो हे मन्तो वाच्यायनः पङ्क्तिः वाच्यायनः पङ्क्तिः पङ्क्तिर्वाच्यायनो वाच्यायनः पङ्क्तिर्हैमन्ति हैमन्ति पङ्क्तिर्वाच्यायनो वाच्यायनः पङ्क्तिर्हैमन्ति पङ्क्तिर्हैमन्ति हैमन्ति पङ्क्तिः पङ्क्तिर्हैमन्ति पङ्क्त्यै पङ्क्त्यै हैमन्ति पङ्क्तिः पङ्क्तिर्हैमन्ति पङ्क्त्यै हैमन्ति पङ्क्त्यै पङ्क्त्यै हैमन्ति हैमन्ति पङ्क्त्यै निधनवन् निधनवत् पङ्क्त्यै हैमन्ति हैमन्ति पङ्क्त्यै निधनवत् निधनवन् निधनवत् पङ्क्त्यै पङ्क्त्यै निधनवन् निधनवतो निधनवतो निधनवत् पङ्क्त्यै पङ्क्त्यै निधनवन् निधनवतः निधनवन् निधनवतो निधनवतो निधनवन् निधनवन् निधनवत आग्रयण आग्रयणो निधनवतो निधनवन् निधनवन् निधनवत आग्रयणः निधनवदिति निधनवत् निधनवत आग्रयण आग्रयणो निधनवतो निधनवत आग्रयण आग्रयणादा आग्रयणादा आग्रयणो निधनवतो निधनवत आग्रयण आग्रयणात् निधनवत इति निधनवत् आग्रयण आग्रयणादा आग्रयणादा आग्रयण आग्रयण आग्रयणा तृणवत्रयस्त्रिघोषो तृणवत्रयस्त्रिघोषा वा आग्रयणादा आग्रयण आग्रयण आग्रयणा तृणवत्रयस्त्रिघोषौ तृणवत्रयस्त्रिघोषौ तृणवत्रयस्त्रिघोषा वाग्रयणादाग्रयणा तृणवत्रयस्त्रिघोषौ तृणवत्रयस्त्रिघोषाभ्यां तृणवत्रयस्त्रिघोषाभ्यां तृणवत्रयस्त्रिघोषा वाग्रयणादाग्रयणा तृणवत्रयस्त्रिघोषौ तृणवत्रयस्त्रिघोषाभ्यां तृणवत्रयस्त्रिघोषौ तृणवत्रयस्त्रिघोषाभ्यां तृणवत्रयस्त्रिघोषाभ्यां तृणवत्रयस्त्रिघोषौ तृणवत्रयस्त्रिघोषौ तृणवत्रयस्त्रिघोषाभ्यागुंशाक्वरणैव तेषा आक्वरणैव ते तृणवत्रयस्त्रिघोषाभ्यां तृणवत्रयस्त्रिघोषौ तृणवत्रयस्त्रिघोषौ तृणवत्रयस्त्रिघोषाभ्यागुंशाक्वरणैव ते तृणवत्रयस्त्रिघोषाविति तृणवत्रयस्त्रिघोषौ तृणवत्रयस्त्रिघोषाभ्यागुंशाक्वरणैव तेषा आक्वरणैव ते तृणवत्रयस्त्रिघोषाभ्यां तृणवत्रयस्त्रिघोषाभ्यागुंशाक्वरणैव तेषा आक्वरणैवताभ्यागुंशाक्वरणैवताभ्यागुंशाक्वरणैव ते तृणवत्रयस्त्रिघोषाभ्यां तृणवत्रयस्त्रिघोषाभ्यागुंशाक्वरणैव तेषा आक्वरणैवताभ्यां तृणवत्रयस्त्रिघोषाभ्यामिति तृणवत्रयस्त्रिघोषाभ्यां शाक्वरणैव तेषा आक्वरणैवताभ्यागुंशाक्वरणैवताभ्यागुंशाक्वरणैव तेषा आक्वरणैव तेषा आक्वरणैवताभ्यां विश्वकर्मा विश्वकर्मा साक्वरणैवताभ्यागुंशाक्वरणैव तेषा आक्वरणैव तेषा आक्वरणैवताभ्यां विश्वकर्मा इति शाक्वरैवते शाक्वरणैवताभ्यां विश्वकर्मा विश्वकर्मा साक्वरणैवताभ्यागुंशाक्वरणैवताभ्यां विश्वकर्म ऋषिर्विश्वकर्मा साक्वरणैवताभ्यागुंशाक्वरणैवताभ्यां विश्वकर्म ऋषिः शाक्वरैवताभ्यामिति शाक्वरैवताभ्यां विश्वकर्म ऋषिर्ऋषिर्विश्वकर्मा विश्वकर्म ऋषिः प्रजापतिगृहीतया प्रजापतिगृहीतया ऋषिर्विश्वकर्मा विश्वकर्म ऋषिः प्रजापतिगृहीतया विश्वकर्मेति विश्वकर्मा ऋषिः प्रजापतिगृहीतया प्रजापतिगृहीताय ऋषिरऋषिः प्रजापतिगृहीतया त्वया त्वया प्रजापतिगृहीताय ऋषिरऋषिः प्रजापतिगृहीतया त्वया प्रजापतिगृहीतयेति प्रजापति गृहीतया वाचं वाचं त्वया त्वया वाचं गृह्णामि गृह्णामि वाचं त्वया त्वया वाचं गृह्णामि वाचं गृह्णामि गृह्णामि वाचं गृह्णामि प्रजाभ्यः प्रजाभ्यो गृह्णामि वाचं गृह्णामि प्रजाभ्यः प्रजाभ्यः प्रजाभ्यो गृह्णामि गृह्णामि प्रजाभ्यः प्रजाभ्य इति प्राजाभ्यः प्राची दिशां दिशां प्राची प्राची दिशां वसन्तो वसन्तो दिशां प्राची प्राची दिशां वसन्तः दिशां वसन्तो वसन्तो दिशां दिशां वसन्त ऋतूनां ऋतूनां वसन्तो दिशां दिशां वसन्त ऋतूनां ऋतूनां ऋतूनां वसन्तो वसन्त ऋतूनामग्निरग्निरृतूनां वसन्तो वसन्त ऋतूनामग्निः ऋतूनामग्निरग्निरृतूनां ऋतूनामग्निर्देवता देवताग्निरृतूनां ऋतूनामग्निर्देवता अग्निर्देवता देवता ब्रह्म ब्रह्म देवता देवता ब्रह्म द्रविणम् द्रविणम् ब्रह्म देवता देवता ब्रह्म द्रविणम् ब्रह्म द्रविणम् द्रविणम् ब्रह्म द्रविणम् द्रवत्रविणम् ब्रह्म ब्रह्म द्रविणम् द्रवत् द्रविणम् त्रवर्त्रवर्द्रविणम् द्रविणम् त्रवर्त् स्तोमस्तोमस्त्रवर्द्रविणम् द्रविणम् त्रवर्त् स्तोमः स्तोमस्तोमस्त्रवृत्रवृत् स उ पञ्चदशवर्तनिः पञ्चदशवर्तनि रुसस उ पञ्चदशवर्तनिः पञ्चदशवर्तनिः पञ्चदशवर्तनि रुव पञ्चदशवर्तनि स्त्रियः स्त्रियः पञ्चदशवर्तनि रुव पञ्चदशवर्तनि स्त्रियैः पञ्चदशवर्तनि स्त्रियविस्त्रियवः पञ्चदशवर्तनिः पञ्चदशवर्तनि स्त्रियविर्वयोवयस्त्रियवः पञ्चदशवर्तनिः पञ्चदशवर्तनि स्त्रियविर्वयः पञ्चदशवर्तनिरिति पञ्चदश स्त्रियविर्वयो वयस्त्रिय विस्त्रिय विर्वयः कृतम् कृतम् वयस्त्रिय विस्त्रिय विर्वयः कृताम् वयः कृतम् कृतम् वयो वयः कृतमया नामयानाम् कृतम् वयो वयः कृतमयानाम् पुरोवातः पुरोवातो यानाम् पुरोवातो वातो वातः पुरोवातो यानामयानाम् पुरोवातो वातः वातो वातः पुरो वातः पुरो वातो वातः सानगस्सानगो वातः पुरो वातः पुरो वातो वातस्सानगः पुरो वात इति पुरः वातः सानगस्सानगो वातो वातस्सानगर्षिरर्षस्सानगो वातो वातस्सानगर्षिः सानगर्षिरर्षस्सानगस्सानगर्षर्दक्षिणा दक्षिणर्षस्सानगस्सानगर्षर्दक्षिणा दक्षिणा दक्षिणर्षिरर्षदक्षिणा दिशां दिशां दक्षिणर्षिरर्षदक्षिणा दिशां दिशां दक्षिणा दक्षिणा दिशां ग्रीष्मो ग्रीष्मो दिशां दक्षिणा दक्षिणा दिशां ग्रीष्मः ग्रीष्मो ग्रीष्मो दिशां दिशां ग्रीष्म ऋतूनां ऋतूनां ग्रीष्मो दिशां दिशां ग्रीष्म ऋतूनां ग्रीष्म ऋतूनां ऋतूनां ग्रीष्मो ग्रीष्म ऋतूनामिन्द्र इन्द्र ऋतूनां ग्रीष्मो ग्रीष्म ऋतूनामिन्द्रः इन्द्र इन्द्र ऋतूनां ऋतूनामिन्द्रो देवता देवतेन्द्र ऋतूनां ऋतूनामिन्द्रो देवता इन्द्रो देवता देवतेन्द्र इन्द्रो देवता क्षत्रम् क्षत्रम् देवतेन्द्र इन्द्रो देवता क्षत्रम् देवता क्षत्रम् क्षत्रम् देवता देवता क्षत्रम् द्रविणम् द्रविणम् क्षत्रम् देवता देवता क्षत्रम् द्रविणम् क्षत्रम् द्रविणम् द्रविणम् क्षत्रम् क्षत्रम् द्रविणम् पञ्चदशः पञ्चदशो द्रविणम् क्षत्रम् क्षत्रम् द्रविणम् पञ्चदशः द्रविणम् पञ्चदशः पञ्चदशो द्रविणम् द्रविणम् पञ्चदश स्तोमस्तोमः पञ्चदशो द्रविणम् द्रविणम् पञ्चदश स्तोमः पञ्चदश स्तोमस्तोमः पञ्चदशः पञ्चदश स्तोमः स्तोमः पञ्चदश पञ्चदश स्तोमः सः पञ्चदश इति पञ्चदशः स्तोमः स स्तोमस्तोमः स उभु स स्तोमस्तोमः स उभु स उ सप्तदश वर्तनिः सप्तदश वर्तनि सप्तदश वर्तनिः उ सप्तदश वर्तनिः सप्तदश वर्तनि रुभु सप्तदश वर्तनिर्दित्यवाद्दित्यवाड् सप्तदश वर्तनि रुभु सप्तदश वर्तनिर्दित्यवाड् सप्तदश वर्तनिर्दित्यवाद्दित्यवाड् सप्तदश वर्तनि

मित्रावरुणो देवता देवता मित्रावरुणो मित्रावरुणो देवता पुष्टम् पुष्टम् देवता मित्रावरुणो मित्रावरुणो देवता पुष्टम् मित्रावरुणाविति मित्रावरुणो देवता पुष्टम् पुष्टम् देवता देवता पुष्टम् द्रविणम् द्रविणम् पुष्टम् देवता देवता पुष्टम् द्रविणम् पुष्टम् द्रविणम् द्रविणम् पुष्टम् पुष्टम् द्रविणमेक विघुंश एक विघुंशो द्रविणम् पुष्टम् पुष्टम् द्रविणमेक विघुंशः द्रविणमेक विघुंश एक विघुंशो द्रविणम् द्रविणमेक विघुंश स्तोम स्तोम एक विघुंशो द्रविणम् द्रविणमेक विघुंश स्तोमः एक विघुंश स्तोम स्तोम एक विघुंश स्तोमस्य स्तोम एक विघुंश स्तोमस्सः एक विघुंश इत्येक विघुंशः स्तोमस्य स्तोम स्तोमस्य उभुः स्तोम स्तोमस्य स उभु स उत्तृणववर्तने स्त्रिणववर्तने रुस स उत्तृणववर्तनिः उत्तृणववर्तने स्त्रिणववर्तने रुभुत्तृणववर्तने स्तुर्यवार्तृयवार्तृणववर्तने रुभुत्तृणववर्तने स्तुर्यवार्तृणववर्तने स्तुर्यवार्तृयवार्तृणववर्तने स्तृणववर्तने स्तुर्यवाड्वयो वयस्तुर्यवार्तृणववर्तने स्तृणववर्तने स्तुर्यवाड्वयः स्तुर्यवाड्वयो वयस्तुर्यवार्तुर्यवाड्वय आस्कन्द आस्कन्दो वयस्तुर्यवार्तुर्यवाड्वय आस्कन्दः वय आस्कन्द आस्कन्दो वयो वय आस्कन्दो या नाम या नामास्कन्दो वयो वय आस्कन्दो या नास्कन्दो या नाम या नामास्कन्द आस्कन्दो या नामुत्तराद्वात उत्तराद्वातो या नामास्कन्द आस्कन्दो या नामुत्तराद्वात आस्कन्द इत्यास्कन्दः या नामुत्तराद्वात उत्तराद्वातो या नाम या नामुत्तराद्वातो वातो वात उत्तराद्वातो या नाम या नामुत्तराद्वातो वातः उत्तराद्वातो वातो वात उत्तराद्वात उत्तराद्वातो वातः प्रत्न प्रत्नो वात उत्तराद्वात उत्तराद्वातो वातः प्रत्नः द्वात इत्युत्तरात् वातः वातः प्रत्नः प्रत्नो वातो वातः प्रत्न ऋषिर्ऋषिः प्रत्नो वातो वातः प्रत्न ऋषिः ऋषिर्ऋषिः प्रत्नः प्रत्न ऋषिरोर्ध्वोर्ध्वऋषिः प्रत्नः प्रत्न ऋषिरोर्ध्वा ऋषिरोर्ध्वोर्ध्व ऋषिर्ऋषिरोर्ध्वा दिशान् दिशामोर्ध्व ऋषिर्ऋषिरोर्ध्वा दिशान् दिशामूर्ध्वोर्ध्वा दिशा को हेमन्त शिशिरो हेमन्त शिशिरो दिशामूर्ध्वोर्ध्वा दिशा को हेमन्त शिशिरो दिशा को हेमन्त शिशिरो हेमन्त शिशिरो दिशान् दिशा को हेमन्त शिशिरावृतो नामृतो नागो हेमन्त शिशिरो दिशान् दिशा को हेमन्त शिशिरावृतो हेमन्त शिशिरावृतो नामृतो नागो हेमन्त शिशिरो हेमन्त शिशिरावृतो नाम बृहस्पतिर् बृहस्पतिरृतो नागो हेमन्त शिशिरो हेमन्त शिशिरावृतो नाम बृहस्पतिः हेमन्त शिशिराविति हेमन्ता शिशिरौ नाम बृहस्पतिर्बृहस्पतिरृतो नामृतो नाम बृहस्पतिर्देवता देवता बृहस्पतिरृतो नामृतो नाम बृहस्पतिर्देवता बृहस्पतिर्देवता देवता बृहस्पतिर्बृहस्पतिर्देवता वर्चो वर्चो देवता बृहस्पतिर्बृहस्पतिर्देवता वर्च देवता वर्चो वर्चो देवता देवता वर्चो द्रविणम् द्रविणम् वर्चो देवता देवता वर्चो द्रविणम् वर्चो द्रविणम् द्रविणम् वर्चो वर्चो द्रविणम् तृणवस्त्रणवो द्रविणम् वर्चो वर्चो द्रविणम् तृणवः द्रविणम् तृणवस्त्रणवो द्रविणम् द्रविणम् तृणवस्तोमस्तोमस्तृणवो द्रविणम् द्रविणम् तृणवस्तोमः तृणवस्तोमस्तोमस्तृणवस्त्रणवस्तोमस्सस्तोमस्तृणवस्त्रणवस्तोमस्सः नव इति त्रि नवः स्तोमस्सस्तोमस्तोमस्स उभुसस्तोमस्तोमस्स उभुसस उत्रयस्त्रिगुंशवर्तनिस्त्रयस्त्रिगुंशवर्तनि उत्रयस्त्रिगुंशवर्तनि उत्रयस्त्रिगुंशवर्तनिस्त्रयस्त्रिगुंशवर्तनिरुवत्रयस्त्रिगुंशवर्तनिः पष्ठवात्पष्ठवात्त्रयस्त्रिगुंशवर्तनिस्त्रयस्त्रिगुंशवर्तनिःपष्ठवात्त्रयोभयःपष्ठवात्त्रयस्त्रिगुंशवर्तनिस्त्रयस्त्रिगुंशवर्तनिःपष्ठवाद्वयः विभोर विभोर्वयो विभोरया नाम विभोर विभोरया नाम विश्वग्वातो विश्वग्वातो या नाम विभोर विभोरया नाम विश्वग्वातः भूरित्यभि अयानाम् विश्वग्वातो विश्वग्वातो यानामयानाम् विश्वग्वातो वातो वातो विश्वग्वातो यानामयानाम् विश्वग्वातो वातः विश्वग्वातो वातो वातो विश्वग्वातो विश्वग्वातो वातस्सु वर्णस्सु वर्णो वातो विश्वग्वातो विश्वग्वातो वातस्सु वर्णः विश्वग्वात इति विश्वक् वातः वातस्सु वर्णो वातो वातस्सु वर्ण ऋषिरुषस्सु वर्णो वातो वातस्सु वर्ण ऋषिः वर्ण ऋषिरुषस्सु वर्णस्सु वर्ण ऋषिः पितरः पितर ऋषस्सु वर्णस्सु वर्ण ऋषिः पितरः वर्ण इति सु वर्णः ऋषिः पितरः पितर ऋषिरुषिः पितरः पितामहा पितामहा पितर ऋषिरुषिः पितरः पितामहा पितामहा पितामहा पितरः पितरः पितामहा परे परे पितामहा पितरः पितरः पितामहा परे पितामहा परे परे पितामहा पितामहा परे वरे वरे परे पितामहा पितामहा परे वरे परे वरे वरे परे परे वरे ते ते वरे परे परे वरे ते अवरे ते ते वरे वरे ते नो नस्ते वरे वरे ते नः नस्ते ते नः पान्तु पान्तु नस्ते ते नः पान्तु नः पान्तु पान्तु नो नः पान्तु ते ते पान्तु नो नः पान्तु ते ते पान्तु पान्तु ते नो नस्ते पान्तु पान्तु ते नः ते नो नस्ते ते नो वन्पवन्तु नस्ते ते नो वन्तु नो वन्पवन्तु नो नो वन्त्वस्मिन्नस्मिन्नवन्तु नो नो वन्त्वस्मिन् अवन्त्वस्मिन्नस्मिन्नवन्त्वमन्त्वस्मिन् ब्रह्मन् ब्रह्मन्नस्मिन्नवन्त्वमन्त्वस्मिन् ब्रह्मन्नो अस्मिन् ब्रह्मन् ब्रह्मन्नस्मिन्नस्मिन् ब्रह्मन्नस्मिन्नस्मिन् ब्रह्मन्नस्मिन् ब्रह्मन्नस्मिन् ब्रह्मन्नस्मिन्नस्मिन् ब्रह्मन् ब्रह्मन्नस्मिन् क्षत्रे क्षत्रेऽस्मिन् ब्रह्मन् ब्रह्मन्नस्मिन् क्षत्रे क्षत्रे क्षत्रेऽस्मिन्नस्मिन् क्षत्रे स्यामस्यां क्षत्रेऽस्मिन्नस्मिन् क्षत्रे स्या क्षत्रेऽस्यामस्यां क्षत्रे क्षत्रे स्यामाशिष्याशिष्यस्यां क्षत्रे क्षत्रेऽस्यामाशिष्यामाशिष्यामस्यामाशिष्यस्यामस्यामाशिष्यस्यामस्यामाशिष्यस्यामाशिष्यस्यां पुरोधायां पुरोधायामस्यामाशिष्यासिष्यस्यां पुरोधायाशिष्यस्यां पुरोधायां पुरोधायामस्यामस्यां पुरोधायामस्मिन्नस्मिन् पुरोधायामस्यामस्यां पुरोधायामस्मिन् पुरोधायामस्मिन्नस्मिन् पुरोधायामस्मिन् कर्मन् कर्मन्नस्मिन् पुरोधायामस्मिन् कर्मन् पुरोधायामिति पुरः धायां कर्मन् कर्मन्नस्मिन्नस्मिन् कर्मन्नस्यामस्यां कर्मन्नस्मिन्नस्मिन् कर्मन्नस्या कर्मन्नस्यामस्यां कर्मन् कर्मन्नस्यां देवहूत्यां देवहूत्यामस्यां कर्मन् कर्मन्नस्यां देवहूत्यां देवहूत्यां देवहूत्यामस्यामस्यां देवहूत्या देवहूत्यामिति देवा होत्याम् ध्रवक्षदध्वयो निर्ध्वयो निर्ध्रवक्षदध्वक्षदध्वयो निर्ध्रवाध्रवाध्रवयो निर्ध्रवक्षदध्वक्षदध्वयो निर्ध्रवाक्षिदिरिति ध्रुवाक्षिध्रवयो निर्ध्रवाध्रवाध्रवयो निर्ध्रवयो निर्ध्रवासि ध्रुवाध्रवयो निर्ध्रवयो निर्ध्रवासि ध्रुवयो निरिति ध्रुवायोनिः ध्रुवास्ति ध्रुवाध्रवासि ध्रुवान् ध्रुवामसि ध्रुवाध्रवासि ध्रुवासि ध्रुवान् ध्रुवामस्य ध्रुवायोनियोनिम् ध्रुवामस्य ध्रुवायोनिम् ध्रुवायोनियोनिम् ध्रुवान् ध्रुवायोनिमायोनिम् ध्रुवान् ध्रुवायोनिमायोनिमायोनिमासीदसीदायोनियोनिमासीदासीदसीदसाध्यासाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसाध्यासीदसा प्रथमम् प्रथमम् केतुम् केतुम् प्रथमम् पुरस्तात् पुरस्तात् प्रथमम् केतुम् केतुम् प्रथमम् पुरस्तात् प्रथमम् पुरस्तात् पुरस्तात् प्रथमम् प्रथमम् पुरस्तादश्विनाश्विना पुरस्तात् प्रथमम् प्रथमम् पुरस्तादश्विना पुरस्तादश्विनाश्विना पुरस्तात् पुरस्तादश्विना धर्यु अध्वर्यु अश्विना पुरस्तात् पुरस्तादश्विना धर्यु अश्विना अध्वर्यो अध्वर्यो अश्विनाश्विना अध्वर्यो साधयता गो साधयतामध्वर्यो अश्विनाश्विना अध्वर्यो साधयताध्वर्यो साधयता गो साधयतामध्वर्यो अध्वर्यो साधयतामिहेह साधयतामध्वर्यो अध्वर्यो साधयतामिहाध्वर्यो इत्यध्वर्यो साधयतामिहेह साधयता गो साधयतामिहत्वा त्वेह साधय सातयिता गुं सातयिता मिहत्वा मिहत्वा त्वे हे हत्वा स्वे दक्षे दक्षे स्वे स्वे दक्षे दक्षपिता दक्षपिता दक्षे स्वे स्वे दक्षे दक्षपिता दक्षपिता दक्षपिता दक्षे दक्षे दक्षपितेः दक्षपिता दक्षे दक्षे दक्षपितेः दक्षपितेः दक्षपिता दक्षपितेः सीदसि देह दक्षपिता दक्षपितेः सीदा दक्षपितेति दक्षपिता सीदसि देहे हसीद देवत्रा देवत्रासि देहे हसीद देवत्रा देवत्रा देवत्रा सीदसीद देवत्रा पृथिवी पृथिवी देवत्रा सीदसीद देवत्रा पृथिवी देवत्रा पृथिवी पृथिवी देवत्रा देवत्रा पृथिवी बृहति बृहति पृथिवी देवत्रा देवत्रा पृथिवी बृहति पृथिवी बृहति बृहति पृथिवी पृथिवी बृहति रराणा रराणा बृहति पृथिवी पृथिवी बृहति रराणा रराणा बृहति बृहति रराणे तिरराणा तनुवा तनुवा स्वासस्था स्वासस्था तनुवासकंसं तनुवा स्वासस्था स्वासस्था तनुवासं स्वासस्थेति सो आसस्था संकंसं तनुवा तनुवासं विशस्व विशस्वसं तनुवा तनुवासं विशस्व संविशस्व विशस्व सकंसं विशस्व पिता पिता विशस्व सकंसं विशस्व पिता विशस्व पिता पिता विशस्व विशस्व पितेवेव पिता विशस्व विशस्व पितेव पितेवेव पिता पितेवै ध्ये धीव पिता पितेवै वैध्ये धीवे वैधि सोनवे सोनव एधीवे वैधि सोनवे एधि सोनवे सोनव एध्येधि सोनव आ सोनव एध्येधि सोनव आ सोनव आ सोनवे सोनव आ सुषेवा सुषेवा सोनवे सोनव आ सुषेवा सुषेवा सुषेवा सुषेवाश्विनाश्विना सुषेवा सुषेवाश्विनाश्विनाश्विना सुषेवा सुषेवाश्विना अध्वर्यो अध्वर्यो अश्विना सुषेवा सुषेवाश्विना सुषेवेति सुषेवाध्वर्यु अध्वर्यु अश्विनाश्विनाध्वर्यु साधयता गुं साधयता मध्वर्यु अश्विनाश्विनाध्वर्यु साधयता अध्वर्यो साधयता गुं साधयता मध्वर्यो अध्वर्यो साधयता मिहेह साधयता मध्वर्यो अध्वर्यो साधयता मिहाध्वर्यु इत्यध्वर्यु साधयता मिहेह साधयता गुं साधयता मिहत्वा त्वेह साधयता गुं साधयता मिहत्वा कुलायिनी वसुमती वसुमती कुलायिनी कुलायिनी वसुमती वयोधा वयोधा वसुमती कुलायिनी कुलायिनी वसुमती वयोधा वसुमती वयोधा वयोधा वसुमती वसुमती वयोधा रयि गो रयिं वयोधा वसुमती वसुमती वयोधा रयिं वसुमती वसुमती वयोधारयिं रयिं वयोधा वयोधा रयिं नो नो रयिं वयोधा वयोधा रयिं नः योधा इति वयः रयिं नो नो रयिं रयिं नो वर्ध वर्धनो रयिं रयिं नो वर्ध वर्ध वर्धनो नो वर्ध बहुलं बहुलं वर्धनो नो वर्ध बहुलं वर्ध बहुलं बहुलं वर्ध वर्ध बहुलगो सुवीरगो सुवीरं बहुलं वर्ध वर्ध बहुलगो सुवीरं बहुलगो सुवीरगो सुवीरं बहुलं बहुलगो सुवीरं सुवीरमिति सो वीरं मतिं बाधमाना बाधमाना दुर्मति मम ति मम तिं दुर्मतिं बाधमाना मतिं बाधमाना बाधमाना दुर्मतिं दुर्मतिं बाधमाना रायो रायो बाधमाना दुर्मतिं दुर्मतिं बाधमाना रायः दुर्मतिमिति दुहो मतिं बाधमाना रायो रायो बाधमाना बाधमाना रायस्पोषे पोषे रायो बाधमाना बाधमाना रायस्पोषे राजस्पोषे पोषे राजो राजस्पोषे यज्ञपति यज्ञपतिं पोषे राजो राजस्पोषे यज्ञपतिं पोषे यज्ञपति यज्ञपतिं पोषे पोषे यज्ञपतिमा भजन्त्या भजन्ति यज्ञपतिं पोषे पोषे यज्ञपतिमा भजन्ति यज्ञपतिमा भजन्त्या भजन्ति यज्ञपतिं यज्ञपतिमा भजन्ति सुवस्वरा भजन्ति यज्ञपतिं यज्ञपतिमा भजन्ति स्वाहा भजन्ति सुवस्वरा भजन्त्या भजन्ति सुवध्येहि देहि सुवरा भजन्त्या भजन्ति स्वर्धेहि भजन्तीत्या भजन्ति स्वर्धेहि देहि सुवस्वर्धेहि यजमानाय यजमानाय धेहि सुवस्वर्धेहि यजमानाय यजमानाय यजमानाय धेहि धेहि यजमानाय पोषं पोषं यजमानाय धेहि धेहि यजमानाय पोषं यजमानाय पोषम् पोषं यजमानाय यजमानाय पोषमश्विनाश्विना पोषं यजमानाय यजमानाय पोषमश्विना पोषमश्विनाश्विना पोषम् पोषमश्विना अध्वर्यो अश्विना पोषम् पोषमश्विना अध्वर्यो अश्विना अध्वर्यो अध्वर्यो अश्विनाश्विना अध्वर्यो साधेता गो साधेतामध्वर्यो अश्विनाश्विना अध्वर्यो साधेता गो साधेतामध्वर्यो अध्वर्यो साधेतामिह साधेतामध्वर्यो अध्वर्यो साधेतामिह अध्वर्यो इत्यध्वर्यो साधेतामिह साधेता गो साधेतामिहत्वा त्वेह साधेता गो साधेतामिहत्वा त्वेह हत्वा अग्नेः पुरीशम् पुरीशमग्नेरग्नेः पुरीशमस्यसि पुरीशमग्नेरग्नेः पुरीशमसि पुरीशमस्यसि पुरीशम् पुरीशमसि देवयानि देवयान्यसि पुरीशम् पुरीशमसि देवयानि असि देवयानि देवयान्यस्यसि देवयानि तान् तान् देवयान्यस्यसि देवयानि तान् तान् तान् देवयानि देवयानि तान् त्वा त्वा तान् देवयानि देवयानि तान् त्वा देवयानीति देवायानि त्वा त्वा तान् तान् त्वा विश्वे विश्वे त्वा तान् तान् त्वा विश्वे त्वा विश्वे विश्वे त्वा त्वा विश्वे अभ्यभिविश्वे त्वा त्वा विश्वे अभि विश्वे अभ्यभिविश्वे विश्वे अभिगृणन्तु गृणन्त्वभिविश्वे विश्वे अभिगृणन्तु अभिगृणन्तु गृणन्त्वभ्यभिगृणन्तु देवा देवा गृणन्त्वभ्यभिगृणन्तु देवा देवा देवा गृणन्तु गृणन्तु देवा देवा इति देवा पृष्ठा कृतवती कृतवती स्तोमपृष्ठा स्तोमपृष्ठा कृतवती हे कृतवती स्तोमपृष्ठा स्तोमपृष्ठा कृतवती स्तोमपृष्ठेति स्तोमा पृष्ठावती हे कृतवती कृतवती हसीदसी देह कृतवती कृतवती हसीदाहृतवतीति घृतावती हसीदसी देहे हसीद प्रजापत् प्रजावत्सी देहे हसीद प्रजावत् सीद प्रजावत् प्रजावत् सेद सेद प्रजावदस्मे अस्मे प्रजावत् सेद सेद प्रजावदस्मे प्रजावदस्मे अस्मे प्रजावत् प्रजावदस्मे द्रविणा द्रविणास्मे प्रजावत् प्रजावदस्मे द्रविणा प्रजावदिति प्रजावत् अस्मे द्रविणा द्रविणास्मे अस्मे द्रविणा द्रविणास्मे अस्मे द्रविणा अस्मे इत्यस्मे द्रविणा द्रविणा द्रविणा यजस्व यजस्वा द्रविणा द्रविणा यजस्व आयजस्व यजस्वा यजस्वाश्विनाश्विना यजस्वा यजस्वाश्विनाश्विनाश्विना यजस्व यजस्वाश्विना अध्वर्यो अध्वर्यो अश्विना यजस्व यजस्वाश्विना अध्वर्यो अश्विना अध्वर्यो अध्वर्यो अश्विनाश्विना अध्वर्यो साधेता गो साधेतामध्वर्यो अश्विनाश्विना अध्वर्यो साधेता साधेता गो साधेतामध्वर्यो अध्वर्यो साधेतामिह साधेतामध्वर्यो अध्वर्यो साधेतामिह अध्वर्यो इत्यध्वर्यो मिह साधेता गो साधेतामिहत्वा त्वेह साधेता गो साधेतामिहत्वा इहत्वा त्वेह हत्वा दिवो मूर्धा मूर्धा दिवो दिवो मूर्धास्यसि मूर्धा दिवो दिवो मूर्धासि मूर्धास्यसि मूर्धा मूर्धासि पृथिव्याः पृथिव्या असि मूर्धा मूर्धासि पृथिव्या असि पृथिव्याः पृथिव्या अस्यसि पृथिव्यानाभिर्नाभिः पृथिव्या अस्यसि पृथिव्यानाभिर्नाभिः पृथिव्याः पृथिव्यानाभिर्विष्टम्भने विष्टम्भने नाभिः पृथिव्याः पृथिव्यानाभिर्विष्टम्भने नाभिर्विष्टम्भने विष्टम्भने नाभिर्नाभिर्विष्टम्भने दिशां दिशां विष्टम्भने नाभिर्नाभिर्विष्टम्भने दिशाम्भने दिशां दिशां विष्टम्भने विष्टम्भने दिशामधिपत्नी दिशां विष्टम्भने विष्टम्भने दिशामधिपत्नी विष्टम्भनेति वे स्तम्भने दिशामधिपत्न्यधिपत्नी दिशां दिशामधिपत्नी भवनानां भवनानामधिपत्नी दिशां दिशामधिपत्नी भवनानाधिपत्ने भुवनानां भवनानामधिपत्न्यधिपत्ने भुवनानाधिपत्नीत्यधिपत्नी भुवनानामिति भुवनानाप्सो द्रप्स ओर्मिरोर्मिद्रप्सो अपामपान् द्रप्स ओर्मिरोर्मिद्रप्सो अपा द्रप्सो अपामपान् द्रप्सो द्रप्सो अपामस्यस्यपान् द्रप्सो द्रप्सो अपामसि अपामस्यस्यपामपामसि विश्वकर्मा विश्वकर्मास्यपामपामसि विश्वकर्मा विश्वकर्मा विश्वकर्मास्यसि विश्वकर्मा ते ते विश्वकर्मास्यसि विश्वकर्मा ते विश्वकर्मा ते ते विश्वकर्मा विश्वकर्मा तर्षरर्षस्ते विश्वकर्मा विश्वकर्मा तर्षिः विश्वकर्मेति विश्वकर्मा ऋषस्ते दर्शिरश्विनाश्विनऋषस्ते दर्शिरश्विना ऋषिरश्विनाश्विन ऋषिरऋषिरश्विना अध्वर्यो अध्वर्यो अश्विन ऋषिरऋषिरश्विना अध्वर्यो अश्विना अध्वर्यो अध्वर्यु अश्विनाश्विनाध्वर्यु साधयताको साधयता मध्वर्यु अश्विनाश्विनाध्वर्यु साधयताध्वर्यो साधयताको साधयता मध्वर्यो अध्वर्यो साधयता मिहेह साधयता मध्वर्यो अध्वर्यो साधयता मिहाध्वर्यु इत्यध्वर्यु साधयता मिहेह साधयताको साधयता मिहत्वात्वेह साधयताको साधयता मिहत्वा उर्व्या मेम उर्व्या व्यव्यर्व्या मेम उर्व्या वि ृषभ ऋषभ छन्दः सदो बृहति सदो ततो बृहति छन्दर्षभः बृहतीति सतः बृहति छन्दर्षभर्षभश्छन्दश्छन्दर्षभो वयो वयर्षभश्छन्दश्छन्दर्षभो वयः वयर्षभर्षभो वयः ककुत् ककुद्वयर्षभर्षभो वयः ककुत् वयः ककुत् ककुद्वयो वयः ककुच्छन्दश्छन्दः ककुद्वयो वयः ककुच्छन्दः छन्दश्छन्दः ककुत् ककुच्छन्दो धेनुर्धेनुश्छन्दः ककुत् ककुच्छन्दो धेनु छन्दो धेनुर्धेनुश्छन्दश्छन्दो धेनुर्वयो वयो धेनुश्छन्दश्छन्दो धेनुर्वयः धेनुर्वयो वयो धेनुर्धेनुर्वयो जगति जगति वयो धेनुर्धेनुर्वयो जगति वयो जगति जगति वयो वयो जगति छन्दश्छन्दो जगति वयो वयो जगति छन्दः जगति छन्दश्छन्दो जगति जगति छन्दो नट्वान नट्वान् छन्दो जगति जगति छन्दो नट्वान् छन्दो नट्वान नट्वान् छन्दश्छन्दो नट्वान् वयो वयो नट्वान् छन्दश्छन्दो नट्वान् वयः वयो नट्वान नट्वान् वयः पङ्क्तिः पङ्क्तिर्वयो नट्वान नट्वान् वयः पङ्क्तिः वयः पङ्क्तिः पङ्क्तिर्वयो वयः पङ्क्तिश्छन्दश्छन्दः पङ्क्तिर्वयो वयः पङ्क्तिश्छन्दः पङ्क्तिश्छन्दश्छन्दः पङ्क्तिः पङ्क्तिश्छन्दो भस्तो भस्तश्छन्दः पङ्क्तिः पङ्क्तिश्छन्दो भस्तः छन्दो भस्तो भस्तश्छन्दश्छन्दो भस्तो वयो वयो भस्तश्छन्दश्छन्दो भस्तो वयः वयो वयो भस्तो भस्तो वयो विबलं विबलं वयो भस्तो भस्तो वयो विबलं वयो विबलं विबलं वयो वयो विबलं छन्दश्छन्दो विबलं वयो वयो विबलं छन्दः छन्दश्छन्दो विबलं विबलं छन्दो वृष्णिर्वृष्णिश्छन्दो विबलं विबलं छन्दो वृष्णिः विबालमेते वे बालं छन्दो वृष्णिर्वृष्णिश्छन्दश्छन्दो वृष्णिर्वयो वयो वृष्णिश्छन्दश्छन्दो वृष्णिर्वयः वृष्णिर्वयो वयो वृष्णिर्वृष्णिर्वयो विशालं विशालं वयो वृष्णिर्वृष्णिर्वयो विशालं वयो विशालं विशालं वयो विशालं छन्दश्छन्दो विशालं वयो वयो विशालं छन्दः विशालं छन्दश्छन्दो विशालं विशालं छन्दः पुरुषः पुरुषश्छन्दो विशालं विशालं छन्दः पुरुषः विशालमिति विशालं छन्दः पुरुषः पुरुषश्छन्दश्छन्दः पुरुषो वयो वयः पुरुषश्छन्दश्छन्दः पुरुषो वयः पुरुषो वयो वयः पुरुषः पुरुषो वयः तन्द्रं तन्द्रं वयः पुरुषः पुरुषो वयस्तन्द्रं वयस्तन्द्रं तन्द्रं वयो वयस्तन्द्रं छन्दश्छन्दस्तन्द्रं वयो वयस्तन्द्रं छन्दः छन्दश्छन्दस्तन्द्रं तन्द्रं छन्दो व्याघ्रो व्याघ्रश्छन्दस्तन्द्रं तन्द्रं छन्दो व्याघ्रः छन्दो व्याघ्रो व्याघ्रश्छन्दश्छन्दो व्याघ्रो वयो वयो व्याघ्रश्छन्दश्छन्दो व्याघ्रो वयः व्याघ्रो वयो वयो व्याघ्रो व्याघ्रो वयो न धृष्टं न धृष्टं वयो व्याघ्रो व्याघ्रो वयो न धृष्टं वयो न धृष्टं धृष्टं वयो वयो न धृष्टं छन्दश्छन्दो न धृष्टं वयो वयो न धृष्टं छन्दः धृष्टं छन्दश्छन्दो न धृष्टं न धृष्टं छन्दस्य गुंहस्तिगुंहश्छन्दो न धृष्टं न धृष्टं छन्दस्य गुंहानाधृष्टमित्यनाधृष्टं छन्दस्य गुंहस्ति गुंहश्छन्दश्छन्दस्य गुंहो वयो वयस्य गुंहश्छन्दश्छन्दस्य गुंहो वयः वयो वयस्य गुंहस्य गुंहो वयश्चरिश्चतुर्वयस्य गुंहस्य गुंहो वयश्चरिः वयश्चरिश्चतुर्वयो वयश्चरिश्छन्दश्छन्दश्चतुर्वयो वयश्चरिश्छन्दश्चरिश्छन्दश्चरिश्चरिश्छन्दो विष्टम्भो विष्टम्भश्चन्दश्चरिश्चरिश्छन्दो विष्टम्भः छन्दो विष्टम्भो विष्टम्भश्चन्दश्चन्दो विष्टम्भो वयो वयो विष्टम्भश्चन्दश्चन्दो विष्टम्भो वयः विष्टम्भो वयो वयो विष्टम्भो विष्टम्भो वयोधिपतिरधिपतिर्वयो विष्टम्भो विष्टम्भो वयोधिपतिः वयोधिपतिरधिपतिर्वयो वयोधिपतिश्छन्दश्चन्दोधिपतिर्वयो वयोधिपतिश्छन्दः छन्दोधिपतिरधिपतिश्छन्दः क्षत्रं छत्रं छन्दोधिपतिरधिपतिश्छन्दः क्षत्रम् अधिपतिरित्यधिपतिः छन्दः क्षत्रं छत्रं छन्दश्छन्दः क्षत्रं वयो वयः क्षत्रं छन्दश्छन्दः क्षत्रं वयः क्षत्रं वयो वयः क्षत्रं क्षत्रं वयोमयं दम्मयं दं वयः क्षत्रं क्षत्रं वयोमयं दं वयोमयं दम्मयं दं वयो वयोमयं दञ्छन्दश्छन्दोमयं दं वयो वयोमयं दञ्छन्दः मयं दञ्छन्दश्छन्दोमयं दम्मयं दञ्छन्दो विश्वकर्मा विश्वकर्मा छन्दोमयं दम्मयं दञ्छन्दो विश्वकर्मा विश्वकर्मा विश्वकर्मा छन्दश्छन्दो विश्वकर्मा वयो वयो विश्वकर्मा छन्दश्छन्दो विश्वकर्मा वयः विश्वकर्मा वयो वयो विश्वकर्मा विश्वकर्मा वयः परमेष्ठि परमेष्ठि वयो विश्वकर्मा विश्वकर्मा वयः परमेष्ठि विश्वकर्मे परमेष्ठि परमेष्ठि वयो वयः परमेष्ठि छन्दश्छन्दः परमेष्ठि वयो वयः परमेष्ठि छन्दः छन्दश्छन्दः परमेष्ठि परमेष्ठि छन्दो मूर्धा मूर्धा छन्दः परमेष्ठि परमेष्ठि छन्दो मूर्धा छन्दो मूर्धा मूर्धा छन्दश्छन्दो मूर्धा वयो वयो मूर्धा छन्दश्छन्दो मूर्धा वयः वयो वयो मूर्धा मूर्धा वयः प्रजापतिः प्रजापतिर्वयो मूर्धा मूर्धावयः प्रजापतिः वयः प्रजापतिः प्रजापतिर्वयो वयः प्रजापतिश्छन्दश्छन्दः प्रजापतिर्वयो वयः प्रजापतिश्छन्दः प्रजापतिश्छन्दश्छन्दः प्रजापतिः प्रजापतिश्छन्दः प्रजापतिरिति प्रजापतिः छन्दः इन्द्राग्ने अव्यथमानामव्यथमानामिन्द्राग्ने इन्द्राग्ने अव्यथमानामिष्टकामिष्टकामव्यथमानामिन्द्राग्ने इन्द्राग्ने अव्यथमानामिष्टकाग्ने इतीन्द्र अग्नियथमानामिष्टकामिष्टकामव्यथमानामव्यथमानामिष्टकान्द्रगोहतम् द्रगोहतमिष्टकामव्यथमानामव्यथमानामिष्टकान्द्रगोहतम् षटकान्द्रगोहतन्द्रगोहतमिष्टकामिष्टकान्द्रगोहतम् यवं यवं दृगोहतमिष्टकामिष्टकान्द्रगोहतम् यवं दृगोहतम् यवं यवं दृगोहतम् दृगोहतम् यवम् यवमिति यवम् पृष्ठे नद्या वा पृथिवी द्या वा पृथिवी पृष्ठेन पृष्ठे नद्या वा पृथिवी अन्तरिक्षमन्तरिक्षम् द्या वा पृथिवी पृष्ठेन पृष्ठे नद्या वा पृथिवी अन्तरिक्षम् द्या वा पृथिवी अन्तरिक्षमन्तरिक्षम् द्या वा पृथिवी द्या वा पृथिवी अन्तरिक्षम् चान्तरिक्षम् द्या वा पृथिवी द्या वा पृथिवी अन्तरिक्षम् च पृथिवी इति द्यावा अन्तरिक्षम् चान्तरिक्षमन्तरिक्षम् च विवि चान्तरिक्षमन्तरिक्षम् च विबाधताम् बाधताम् विविबाधताम् इति बाधताम् विश्वकर्मा त्वा विश्वकर्मा विश्वकर्मा त्वा साधयतु साधयतु त्वा विश्वकर्मा विश्वकर्मा त्वा साधयतु विश्वकर्मेति विश्वकर्मा साधयतु साधयतु त्वा साधयत्वन्तरिक्षस्यान्तरिक्षस्य साधयित्वा त्वा साधयत्वन्तरिक्षस्य साधयत्वन्तरिक्षस्यान्तरिक्षस्य साधयतु साधयत्वन्तरिक्षस्य पृष्ठे पृष्ठे अन्तरिक्षस्य साधयतु साधयत्वन्तरिक्षस्य पृष्ठे अन्तरिक्षस्य पृष्ठे पृष्ठे अन्तरिक्षस्यान्तरिक्षस्य पृष्ठे व्यजस्वतीम् व्यजस्वतीम् पृष्ठे अन्तरिक्षस्यान्तरिक्षस्य पृष्ठे व्यजस्वती व्यजस्वतीम् व्यजस्वतीम् पृष्ठे पृष्ठे व्यजस्वतीम् रथस्वतीम् रथस्वतीम् व्यजस्वतीम् पृष्ठे पृष्ठे यजस्वतीम् प्रथस्वतीम् प्रथस्वतीम् यजस्वतीम् यजस्वतीम् प्रथस्वतीम् भास्वतीम् भास्वतीम् प्रथस्वतीम् यजस्वतीम् यजस्वतीम् प्रथस्वतीम् भास्वतीम् भास्वतीम् भास्वतीम् प्रथस्वतीम् प्रथस्वतीम् भास्वती गोसूरिमती गोसूरिमतीम् भास्वतीम् प्रथस्वतीम् प्रथस्वतीम् भास्वती गोसूरिमती भास्वती गोसूरिमती गोसूरिमतीम् भास्वतीम् भास्वती गोसूरिमतीमा सूरिमतीम् भास्वतीम् भास्वती गोसूरिमतीमा सूरिमतीमा सूरिमती गोसूरिमती माया सूरिमती गोसूरिमती माया सूरिमतीमिति सूरिमती याद्यां द्यां याद्यां भासि भासि द्यां याद्यां भासि द्यां भासि भासि द्यां द्यां भास्या भासि द्यां द्यां भास्या भासि भास्या पृथिवीम् पृथिवीमा भासि भास्या पृथिवी पृथिवीम् पृथिवीमा पृथिवीमा पृथिवीमा पृथिवीमा पृथिवीम् पृथिवीमोरुर्वा पृथिवीम् पृथिवीमोरुर्वन्तरिक्षमन्तरिक्षमुर्वोर्वन्तरिक्षमन्तरिक्षमन्तरिक्षम् अन्तरिक्षम् यच्छान्तरिक्षमन्तरिक्षम् यच्छ अन्तरिक्षमन्तरिक्षम् ेर्मान्तरिक्षमन्तरिक्षम् माहिगोंसि माहिगोंसेर्हिगोंसेर्मा माहिगोंसेर्विश्वस्मै विश्वस्मै हिगोंसेर्मा माहिगोंसेर्विश्वस्मै विश्वस्मै विश्वस्मै हिगोंसेर्हिगोंसेर्विश्वस्मै प्राणाय प्राण प्राणाय विश्वस्मै बाह्यपानम पानम पाहि बाह्य पानम् मे मे अपानम् पाहि पाह्यपानम् मे मे अपानम् मे पाहि पाहि मे अपानम् मे पाहि अपानमित्यपानम् मे पाहि पाहि मे मे पाहि व्यानम् व्यानम् पाहि मे मे पाहि व्यानम् पाहि व्यानम् व्यानम् पाहि पाहि व्यानम् मे मे व्यानम् पाहि पाहि व्यानम् मे व्यानम् मे मे व्यानम् व्यानम् मे पाहि पाहि मे व्यानम् व्यानम् मे पाहि व्यानमिति व्यानम् मे पाहि पाहि मे मे पाहि चक्षुश्चक्षुः पाहि मे मे पाहि चक्षुः पाहि चक्षुश्चक्षुः पाहि पाहि चक्षुर्मे मे चक्षुः पाहि पाहि चक्षुर्मे चक्षुर्मे मे चक्षुश्चक्षुर्मे पाहि पाहि मे चक्षुश्चक्षुर्मे पाहि मे पाहि पाहि मे मे पाहि श्रोत्रगुश्रोत्रम् पाहि मे मे पाहि श्रोत्रम् श्रोत्रगुश्रोत्रम् पाहि पाहि श्रोत्रम् मे मे श्रोत्रम् पाहि पाहि श्रोत्रम् मे श्रोत्रम् मे मे श्रोत्रगुश्रोत्रम् मे पाहि पाहि मे श्रोत्रगुश्रोत्रम् मे पाहि पाहि पाहि मे मे पाहि मनोमनः पाहि मे मे पाहि मनः पाहि मनोमनः पाहि पाहि मनो मे मे मनः पाहि पाहि मनो मे मे मनोमनो मे जिन्व जिन्व मे मनोमनो मे जिन्वा जिन्व जिन्व मे मे जिन्व वाचम् वाचम् जिन्व मे मे जिन्व वाचम् जिन्व वाचम् वाचम् जिन्व जिन्व वाचम् मे मे वाचम् जिन्व जिन्व वाचम् मे वाचम् मे मे वाचम् वाचम् मे पिन्व पिन्व मे वाचम् वाचम् मे पिन्व पिन्व मे मे पिन्वात्मानमात्मानम् पिन्व मे मे पिन्वात्मानम् पिन्वात्मानमात्मानम् पिन्व पिन्वात्मानम् मेम आत्मानम् पिन्व पिन्वात्मानम् मे आत्मानम् मेम आत्मानमात्मानम् मे पाहि पाहि म आत्मानमात्मानम् मे पाहि मे पाहि पाहि मे मे पाहि ज्योतिर्ज्योतिः पाहि मे मे पाहि ज्योतिः पाहि ज्योतिर्ज्योतिः पाहि पाहि ज्योतिर्मे मे ज्योतिः पाहि पाहि ज्योतिर्मे ज्योतिर्मे मे ज्योतिर्ज्योतिर्मे छेच्छ मे ज्योतिर्ज्योतिर्मे छेच्छ मे मे छेति छन्दो मा छन्दः प्रमा प्रमा छन्दो मा छन्दः प्रमा प्रमा प्रमा छन्दश्छन्दः प्रमा छन्दश्छन्दः प्रमा छन्दश्छन्दः प्रमा छन्दः छन्दश्छन्दः प्रमा प्रमा छन्दः प्रतिमा प्रतिमा छन्दः प्रमा प्रमा छन्दः प्रतिमा प्रमेति प्रमा प्रतिमा प्रतिमा छन्दश्छन्दः प्रतिमा छन्दश्छन्दः प्रतिमा छन्दश्छन्दः प्रतिमा छन्दः प्रतिमा छन्दश्छन्दः प्रतिमा प्रतिमा छन्दो श्रीविर श्रीविश्छन्दः प्रतिमा प्रतिमा छन्दो श्रीविः प्रमेति प्रतिमा श्रीविर श्रीविश्छन्दश्छन्दो श्रीविश्छन्दश्छन्दो श्रीविश्छन्दश्छन्दो श्रीविश्छन्दः श्रीविश्छन्दश्छन्दो श्रीविर श्रीविश्छन्दः पङ्क्तिः पङ्क्तिश्छन्दो श्रीविर श्रीविश्छन्दः पङ्क्तिः छन्दः पङ्क्तिः पङ्क्तिश्छन्दश्छन्दः पङ्क्तिश्छन्दश्छन्दः पङ्क्तिश्छन्दश्छन्दः पङ्क्तिश्छन्दः पङ्क्तिश्छन्दश्छन्दः पङ्क्तिः पङ्क्तिश्छन्द उष्णिहोष्णिः छन्दः पङ्क्तिः पङ्क्तिश्छन्द उष्णिः छन्दः उष्णिहोष्णिः छन्दश्छन्द उष्णिहा छन्दश्छन्द उष्णिहा छन्दश्छन्द उष्णिहा छन्दः उष्णिहा छन्दश्छन्द उष्णिहोष्णिहा छन्दो बृहति बृहति छन्द उष्णिहोष्णिहा छन्दो बृहति छन्दो बृहति बृहति छन्दश्छन्दो बृहति छन्दश्छन्दो बृहति छन्दश्छन्दो बृहति छन्दः छन्दश्छन्दो बृहति बृहति छन्दो नुष्टुप नुष्टुप् छन्दो बृहति बृहति छन्दो नुष्टुप् छन्दो नुष्टुप नुष्टुप् छन्दश्छन्दो नुष्टुप् छन्दश्छन्दो नुष्टुप् छन्दश्छन्दो नुष्टुप् छन्दः छन्दश्छन्दो नुष्टुप नुष्टुप् छन्दो विराट् विराट् छन्दो नुष्टुप नुष्टुप् छन्दो विराट् नुष्टुपित्यनुस्तुप विराट् विराट् छन्दश्छन्द विराट् छन्दश्छन्द विराट् छन्दश्छन्द विराट् छन्दः विराट् छन्दश्छन्दो विराट् विराट् छन्दो गायत्री गायत्री छन्दो विराट् विराट् छन्दो गायत्री विराडिति विराट् गायत्री गायत्री छन्दश्छन्दो गायत्री छन्दश्छन्दो गायत्री छन्दश्छन्दो गायत्री छन्दः गायत्री छन्दश्छन्दो गायत्री गायत्री छन्दस्तिष्ठुप् तिष्ठुप् छन्दो गायत्री गायत्री छन्दस्तिष्ठुप् छन्दस्तिष्ठुप् तिष्ठुप् छन्दश्छन्दस्तिष्ठुप् छन्दश्छन्दस्तिष्ठुप् छन्दश्छन्दस्तिष्ठुप् छन्दः छन्दश्छन्दस्तिष्ठुप् तिष्ठुप् छन्दो जगति जगति छन्दस्तिष्ठुप् तिष्ठुप् छन्दो जगति छन्दो जगति जगति छन्दश्छन्दो जगति छन्दश्छन्दो जगति छन्दश्छन्दो जगति छन्दः जगति छन्दश्छन्दो जगति जगति छन्दः पृथिवी पृथिवी छन्दो जगति जगति छन्दः पृथिवी छन्दः पृथिवी पृथिवी छन्दश्छन्दः पृथिवी छन्दश्छन्दः पृथिवी छन्दश्छन्दः पृथिवी छन्दः छन्दश्छन्दः पृथिवी पृथिवी छन्दो अन्तरिक्षमन्तरिक्षम् छन्दः पृथिवी पृथिवी छन्दोऽन्तरिक्षम् छन्दोऽन्तरिक्षमन्तरिक्षम् छन्दश्छन्दोऽन्तरिक्षम् छन्दश्छन्दोऽन्तरिक्षम् छन्दश्छन्दोऽन्तरिक्षम् छन्दः अन्तरिक्षम् छन्दश्छन्दोऽन्तरिक्षमन्तरिक्षम् छन्दोद्यौर्द्यौश्छन्दोऽन्तरिक्षमन्तरिक्षम् छन्दोद्यौ छन्दोद्यौर्द्यौश्छन्दश्छन्दोद्यौश्छन्दश्छन्दोद्यौश्छन्दश्छन्दोद्यौश्छन्दः छन्दश्छन्दोद्यौर्द्यौश्छन्दस्समाः समाश्छन्दोद्यौर्द्यौश्छन्दस्समाः छन्दस्समाः समाश्छन्दश्छन्दस्समाश्च मूर्धा मूर्धासि मूर्धास्यसि मूर्धा मूर्धासि राड्राडसि मूर्धा मूर्धासि राड्राडस्य शिराड्ध्रुवा ध्रुवा राडस्य शिराड्ध्रुवा ध्रुवा ध्रुवा राड्राड्ध्रुवास्य सिद्ध्रुवा राड्राड्ध्रुवासि ध्रुवास्य सिद्ध्रुवा ध्रुवासि धरुणा धरुणा सिद्ध्रुवा ध्रुवासि धरुणा धरुणा धरुणास्यसि धरुणा यन्त्री यन्त्री धरुणास्यसि धरुणा यन्त्री धरुणा यन्त्री यन्त्री धरुणा धरुणा यन्त्रियस्यसि यन्त्री धरुणा धरुणा यन्त्रियसि यन्त्रियस्यसि यन्त्री यन्त्रियसि यमित्री यमित्रियसि यन्त्री यन्त्रियसि यमित्री यमित्री यमित्रियस्यसि यमित्रीश इषे यमित्रियस्यसि यमित्रीषे यमित्रीश इषे यमित्री यमित्रीषे त्वा त्वेषे यमित्री यमित्रीषे त्वा क्षेत्वा त्वेष इषे त्वोर्ज ऊर्जे त्वेष इषे त्वोर्जे ऊर्ज ऊर्जे त्वा त्वोर्जे त्वा त्वोर्जे त्वा त्वोर्जे त्वा ऊर्जे त्वा त्वोर्ज ऊर्जेत्ता कृषि कृषि त्वोर्ज ऊर्जेत्ता कृषि कृषे कृषे त्वा त्वा कृषे त्वा त्वा कृषे त्वा त्वा कृषे त्वा त्वा कृषि कृषि त्वा क्षेमाय क्षेमाय त्वा कृषि कृषि त्वा क्षेमाय क्षेमाय क्षेमाय त्वा त्वा क्षेमाय त्वा त्वा क्षेमाय त्वा त्वा क्षेमाय त्वा क्षेमाय त्वा त्वा क्षेमाय क्षेमाय त्वा इन्द्री इन्द्री त्वा क्षेमाय क्षेमाय त्वा इन्द्री इन्द्री इन्द्री त्वा त्वा इन्द्री राड्राड् यन्त्री त्वा त्वा इन्द्री राड् इन्द्री राड्राड् यन्त्री इन्द्री राड्ध्रुवा ध्रुवा राड् यन्त्री इन्द्री राड्ध्रुवा राड्ध्रुवा ध्रुवा राड्राड्ध्रुवास्य सिद्ध्रुवा राड्राड्ध्रुवासि ध्रुवास्य सिद्ध्रुवा ध्रुवासि धरणि धरण्यसि ध्रुवा ध्रुवासि धरणि धरणि धरण्यस्य सि धरणि धर्त्री धर्त्री धरण्यस्य सि धरणि धर्त्री धरणि धर्त्री धर्त्री धरणि धरणि धर्त्र्यस्य सि धर्त्री धरणि धरणि धर्त्र्यसि धर्त्र्यस्य सि धर्त्री धर्त्र्यसि धरित्री धरित्र्यसि धर्त्री धर्त्र्यसि धरित्री धरित्री धरित्र्यस्य सि धरित्र्यायुष आयुषे धरित्र्यस्य सि धरित्र्यायुषे धरित्र्यायुष आयुषे धरित्री धरित्र्यायुषे त्वा त्वायुषे धरित्री धरित्र्यायुषे त्वा आयुषे त्वा त्वायुष आयुषे त्वा वर्चसे वर्चसे त्वायुष आयुषे त्वा वर्चसे वर्चसे वर्चसे त्वा त्वा वर्चसे त्वा त्वा वर्चसे त्वा त्वा वर्चसे त्वासे त्वा त्वा वर्चसे वर्चसे त्वौजस ओजसे त्वा वर्चसे वर्चसे त्वौजसे ओजस ओजसे त्वा त्वौजसे त्वा त्वौजसे त्वा त्वौजसे त्वाजसे त्वा त्वौजस ओजसे त्वा बलाय बलाय त्वौजस ओजसे त्वा बलाय बलाय बलाय त्वा त्वा बलाय त्वा त्वा बलाय त्वा त्वा बलाय त्वाशुराशुस्त्रिवृद्भान्तस्त्रिवृदाशुराशुस्त्रिवृद्भान्तः भान्तो भान्तस्त्रवृत्रवृद्भान्तः पञ्चदश पञ्चदशो भान्तस्त्रवृत्रवृद्भान्तः पञ्चदशः पञ्चदश पञ्चदशो भान्तो भान्तः पञ्चदशो व्योम व्योम पञ्चदशो भान्तो भान्तः पञ्चदशो व्योम पञ्चदशो व्योम व्योम पञ्चदशः पञ्चदशो व्योम सप्तदश सप्तदशो व्योम पञ्चदश पञ्चदशो व्योम सप्तदशः पञ्चदश इति पञ्चदशः व्योम सप्तदश सप्तदशो व्योम व्योम सप्तदश प्रदोर्तिः प्रदोर्तिः सप्तदशो व्योम व्योम सप्तदश प्रदोर्तिः व्योमेति वि ओमा प्रदोर्तिः प्रदोर्तिः सप्तदश सप्तदश प्रदोर्तिरष्टादशो अष्टादश प्रदोर्तिः सप्तदश सप्तदश प्रदोर्तिरष्टादशः सप्तदश इति सप्तदशः प्रदोर्तिरष्टादशो अष्टादश प्रदोर्तिः प्रदोर्तिरष्टादशस्तपस्तपोष्टादश प्रदोर्तिः प्रदोर्तिरष्टादशस्तपः प्रदोर्तिरिति प्राचोर्तिः अष्टादशस्तपस्तपो अष्टादशो अष्टादशस्तपो नवदशो नवदशस्तपो अष्टादशो अष्टादशस्तपो नवदशः अष्टादश इत्यष्टादशः नवदशो नवदशस्तपस्तपो नवदशो विवर्तो विवर्तो नवदशस्तपस्तपो नवदशो विवर्तः नवदशो विवर्तो विवर्तो नवदशो नवदशो विवर्तः स विघोषः स विघोषो विवर्तो नवदश दशो नवदशोऽभिवर्तस्स विघोषः दश इति नव दशः विवर्तस्स विघोषस्स विघोषोऽभिवर्तोऽभिवर्तस्स विघोषो धरुणो धरुणस्स विघोषोऽभिवर्तोऽभिवर्तस्स विघोषो धरुणः विवर्त इत्यभिवर्तः विघोषो धरुणो धरुणस्स विघोषस्स विघोषो धरुण एकविघोष एकविघोषो धरुणस्स विघोषस्स विघोषो धरुण एकविघोषः विघोष इति स विघोषः एकविघोष एकविघोषो धरुणो धरुण एकविघोषो वर्चो वर्च एकविघोषो धरुणो धरुण एकविघोषो वर्च एकविघोषो वर्चो वर्च एकविघोष एकविघोषो वर्चो द्वाविघोषो द्वाविघोषो वर्च एकविघोष एकविघोषो वर्चो द्वाविघोषः एकविघोष इत्येका विघोषः द्वाविघोषो द्वाविघोषो वर्चो वर्चो द्वाविघोषः सम्भरणः सम्भरणो द्वाविघोषो वर्चो वर्चो द्वाविघोषः सम्भरणः द्वाविघोषः सम्भरणः सम्भरणो द्वाविघोषो द्वाविघोषः सम्भरणस्त्रयो विघोषस्त्रयो विघोषः सम्भरणो द्वाविघोषो द्वाविघोषः सम्भरणस्त्रयो विघोषः सम्भरणस्त्रयो विघोषस्त्रयो विघोषः सम्भरणः सम्भरणस्त्रयो विघोषो यो निर्योनिस्त्रयो विघोषः सम्भरणः सम्भरणस्त्रयो विघोषो योनिः विघुंशो यो निर्योनिस्त्रयो विघुंशस्त्रयो विघुंशो योनिश्चतुर्विघुंशश्चतुर्विघुंशो योनिस्त्रयो विघुंशस्त्रयो विघुंशो योनिश्चतुर्विघुंशः विघुंश इति त्रयः योनिश्चतुर्विघुंशश्चतुर्विघुंशो यो निर्योनिश्चतुर्विघुंशो गर्भागर्भाश्चतुर्विघुंशो यो निर्योनिश्चतुर्विघुंशो गर्भाःशो गर्भागर्भाश्चतुर्विघुंशश्चतुर्विघुंशो गर्भाः पञ्चविघुंशः पञ्चविघुंशो गर्भाश्चतुर्विघुंशश्चतुर्विघुंशो गर्भाः पञ्चविघुंशः चतुर्विघुंश इति चतुः विघुंशः गर्भाः पञ्चविघुंशः पञ्चविघुंशो गर्भागर्भाः पञ्चविघुंश ओज ओजः पञ्चविघुंशो गर्भागर्भाः पञ्चविघुंश ओजः विघुंश ओज ओजः पञ्चविघुंशः पञ्चविघुंश ओजस्तृणवस्तृणव ओजः पञ्चविघुंशः पञ्चविघुंश ओजस्तृणवः पञ्चविघुंश इति पञ्च विघुंशः ओजस्तृणवस्तृणव ओज ओजस्तृणवः क्रतुः क्रतुस्तृणवस्तृणवः क्रतुः एकत्रघुंश एकत्रघुंशः क्रतुस्तृणवस्तृणवः क्रतुरेकत्रघुंशः नव इति त्रिनवः क्रतुरेकत्रघुंश एकत्रघुंशः क्रतुः क्रतुरेकत्रघुंशः प्रतिष्ठा प्रतिष्ठैकत्रघुंशः क्रतुः क्रतुरेकत्रघुंशः प्रतिष्ठा एकत्रिघुंशः प्रतिष्ठा प्रतिष्ठैकत्रिघुंश एकविघुंशः प्रतिष्ठा त्रयस्त्रिघुंशस्त्रयस्त्रिघुंशः प्रतिष्ठैकत्रिघुंश एकत्रिघुंशः प्रतिष्ठा त्रयस्त्रिघुंशः एकत्रिघुंश इत्येका त्रिघुंशः त्रयस्त्रिघुंशस्त्रयस्त्रिघुंशः प्रतिष्ठा प्रतिष्ठा त्रयस्त्रिघुंशो ब्रह्मस्य ब्रह्मस्य त्रयस्त्रिघुंशः प्रतिष्ठा प्रतिष्ठा त्रयस्त्रिघुंशो ब्रह्मस्य तिष्ठेति प्रतिस्थास्त्रिघुंशो ब्रह्मस्य ब्रह्मस्य त्रयस्त्रिघुंशस्त्रयस्त्रिघुंशो ब्रह्मस्य विष्टपं विष्टपं ब्रह्मस्य त्रयस्त्रिघुंशस्त्रयस्त्रिघुंशो ब्रह्मस्य विष्टपं त्रयस्त्रिघुंश इति त्रयः त्रिघुंशः ब्रह्मस्य विष्टपं विष्टपं ब्रह्मस्य ब्रह्मस्य विष्टपं चतुस्त्रिघुंशश्चतुस्त्रिघुंशो विष्टपं ब्रह्मस्य ब्रह्मस्य विष्टपं चतुस्त्रिघुंशः विष्टपं चतुस्त्रिघुंशश्चतुस्त्रिघुंशो विष्टपं विष्टपं चतुस्त्रिघुंशो नाको नाकश्चतुस्त्रिघुंशो विष्टपं विष्टपं चतुस्त्रिघुंशो नाकः चतुस्त्रिघुंशो नाको नाकश्चतुस्त्रिघुंशश्चतुस्त्रिघुंशो नाकश्चत्रिघुंशश्चत्रिघुंशो नाकश्चतुस्त्रिघुंशश्चतुस्त्रिघुंशो नाकश्चत्रिघुंशः चतुस्त्रिघुंश इति चतुः त्रिघुंशः नाकश्चत्रिघुंशश्चत्रिघुंशो नाको नाकश्चत्रिघुंशो विवर्तो विवर्तश्चत्रिघुंशो नाको नाकश्चत्रिघुंशो विवर्तः त्रिघुंशो विवर्तो विवर्तश्चत्रिघुंशश्चत्रिघुंशो विवर्तो अष्टाचत्वारिघुंशो अष्टाचत्वारिघुंशो विवर्तश्चत्रिघुंशश्चत्रिघुंशो विवर्तो अष्टाचत्वारिघुंशः त्रिघुंश इति षट् ष्टाचत्वारिघुंशो अष्टाचत्वारिघुंशो विभक्तो विभक्तो अष्टाचत्वारिघुंशो धर्त्रो धर्त्रो अष्टाचत्वारिघुंशो विभक्तो विभक्तो अष्टाचत्वारिघुंशो धर्त्रः धर्त इति विवर्तः अष्टाचत्वारिघुंशो धर्त्रो धर्त्रो अष्टाचत्वारिघुंशो अष्टाचत्वारिघुंशो धर्त्रश्चतुष्टोमश्च दुष्टोमो धर्त्रो अष्टाचत्वारिघुंशो अष्टाचत्वारिघुंशो धर्त्रश्चतुष्टोमः चत्वारिघुंश इत्यष्टाचत्वारिघुंशः धर्त्रश्चतुष्टोमश्च दुष्टोमो धर्त्रो धर्त्रश्चतुष्टोमः स्तोम इति चतुः स्तोमः अग्नेर्भागो भागोऽग्नेरग्नेर्भागोऽस्यसि भागो अग्नेरग्नेर्भागोऽसि भागोऽस्यसि भागो भागोऽसि दीक्षाया दीक्षाया असि भागो भागोऽसि दीक्षाया असि दीक्षाया दीक्षाया अस्यसि दीक्षाया आधिपत्यमाधिपत्यम् दीक्षाया अस्यसि दीक्षाया आधिपत्यम् दीक्षाया आधिपत्यमाधिपत्यम् दीक्षाया दीक्षाया आधिपत्यम् ब्रह्म ब्रह्माधिपत्यम् दीक्षाया दीक्षाया आधिपत्यम् ब्रह्माधिपत्यम् ब्रह्म ब्रह्माधिपत्यमाधिपत्यम् ब्रह्म स्फुतग्व स्फुतम् ब्रह्माधिपत्यमाधिपत्यम् ब्रह्म स्फुतम् आधिपत्यमित्याधिपत्यम् ब्रह्म स्फुतग्व स्फुतम् ब्रह्म स्फुतम् त्रिवृत्रिवृत् स्फुतम् ब्रह्म स्फुतम् त्रिवृत्रिवृत् स्फुतग्व स्फुतम् त्रिवृत् स्तोम स्तोमस्त्रिवृत् स्फुतग्व स्फुतम् त्रिवृत् स्तोमः स्तोम स्तोमस्त्रिवृत्रिवृत् स्तोम इन्द्रस्येन्द्रस्य स्तोमस्त्रिवृत्रिवृत् स्तोम इन्द्रस्य स्तोम इन्द्रस्येन्द्रस्य स्तोम स्तोम इन्द्रस्य भागो भाग इन्द्रस्य स्तोम स्तोम इन्द्रस्य भागः इन्द्रस्य भागो भाग इन्द्रस्येन्द्रस्य भागोऽस्यसि भाग इन्द्रस्येन्द्रस्य भागोऽसि भागोऽस्यसि भागो भागोऽसि विष्णोर्विष्णोरसि भागो भागोऽसि विष्णोः विष्णोर्विष्णोरस्यसि विष्णोराधिपत्यमाधिपत्यम् विष्णोरस्यसि विष्णोराधिपत्यम् विष्णोराधिपत्यमाधिपत्यम् विष्णोर्विष्णोराधिपत्यम् क्षत्रम् क्षत्रमाधिपत्यम् विष्णोर्विष्णोराधिपत्यम् क्षत्रम् आधिपत्यम् क्षत्रम् क्षत्रमाधिपत्यमाधिपत्यम् क्षत्रग्स्फुतग् स्फुतम् क्षत्रमाधिपत्यमाधिपत्यम् क्षत्रग्स्फुतम् आधिपत्यमित्याधिपत्यम् शम्रङ्गस्फुतग्स्फुतम् क्षत्रम् क्षत्रग्स्फुतम् पञ्चदशः पञ्चदश स्फुतम् क्षत्रम् क्षत्रग्स्फुतम् पञ्चदशः पञ्चदश पञ्चदश स्फुतग् स्फुतम् पञ्चदश स्तोम स्तोमः पञ्चदश स्फुतग् स्फुतम् पञ्चदश स्तोमः पञ्चदश स्तोम स्तोमः पञ्चदश पञ्चदश स्तोमो नृचक्षसान् नृचक्षसा विस्तोमः पञ्चदश पञ्चदश स्तोमो नृचक्षसा पञ्चदश इति पञ्चदशः स्तोमो नृचक्षसान् नृचक्षसा विस्तोम स्तोमो नृचक्षसाम् भागो भागो नृचक्षसा विस्तोम स्तोमो नृचक्षसाम् भागः नृचक्षसाम् भागो भागो नृचक्षसान् नृचक्षसाम् भागोऽस्यति भागो नृचक्षसान् नृचक्षसाम् भागो नृचक्षसामिति नृचक्षसा ओस्यति भागो भागोऽसि धातुर्धातुरसि भागो भागोऽसि धातुः धातुर्धातुरस्यसि धातुराधिपत्यमाधिपत्यम् धातुरस्यसि धातुराधिपत्यम् धातुराधिपत्यमाधिपत्यम् धातुर्धातुराधिपत्यम् जनित्रम् जनित्रमाधिपत्यम् धातुर्धातुराधिपत्यम् जनित्रम् आधिपत्यम् जनित्रम् जनित्रमाधिपत्यमाधिपत्यम् जनित्रग्स्फुतग्स्फुतम् जनित्रमाधिपत्यमाधिपत्यम् जनित्रग्स्फुतम् आधिपत्यमित्याधिपत्यम् जनित्रग्स्फुतग्स्फुतम् जनित्रम् जनित्रग्स्फुतगो सप्तदश सप्तदश स्फुतम् जनित्रम् जनित्रग्स्फुतगो सप्तदशः सप्तदश सप्तदश स्फुतग् स्फुतगो सप्तदश स्तोम स्तोमः सप्तदश स्फुतग् स्फुतगो सप्तदश स्तोमः सप्तदश स्तोम स्तोमः सप्तदश सप्तदश स्तोमो मित्रस्य मित्रस्य स्तोम सप्तदश सप्तदश स्तोमो मित्रस्य सप्तदश इति सप्तदश स्तोमो मित्रस्य मित्रस्य स्तोम स्तोमो मित्रस्य भागो भागो मित्रस्य स्तोम स्तोमो मित्रस्य भागः मित्रस्य भागो भागो मित्रस्य मित्रस्य भागो सि भागो मित्रस्य मित्रस्य भागो भागो सि भागो भागो सि वरुणस्य वरुणस्यासि भागो भागो सि वरुणस्य वरुणस्य वरुणस्यास्यसि वरुणस्याधिपत्यमाधिपत्यम् वरुणस्यास्यसि वरुणस्याधिपत्यम् वरुणस्याधिपत्यमाधिपत्यम् वरुणस्य वरुणस्याधिपत्यम् दिवो दिव आधिपत्यम् वरुणस्य वरुणस्याधिपत्यम् दिवः आधिपत्यम् दिवो दिव आधिपत्यमाधिपत्यम् दिवो वृष्टिर्वृष्टिर्दिव आधिपत्यमाधिपत्यम् दिवो वृष्टिः आधिपत्यमित्याधिपत्यम् दिवो वृष्टिर्वृष्टिर्दिवो दिवो वृष्टिर्वाता वाता वृष्टिर्दिवो दिवो वृष्णिर्वाता वाता वृष्टिर्वृष्टिर्वाता स्पृता स्पृता वाता वृष्टिर्वृष्टिर्वाता स्पृता स्पृता स्पृता वाता वाता स्पृता एकविघोष एकविघोष स्पृता वाता वाता स्पृता एकविघोष एकविघोष एकविघोष स्पृता स्पृता एकविघोष स्तोम स्तोम एकविघोष स्पृता स्पृता एकविघोष स्तोमः एकविघोष स्तोम स्तोम एकविघोष एकविघोष स्तोमोदित्यादित्यै स्तोम एकविघोष एकविघोष स्तोमोदित्यै एकविघोष इत्येका विघोषः स्तोमोदित्यादित्यै स्तोम स्तोमोदित्यै भागो भागोदित्यै स्तोम स्तोमोदित्यै भागः इति भागो भागोदित्यादित्यै भागो सि भागोदित्यादित्यै भागोऽसि भागो सि भागो भागोऽसि पोष्णः पोष्णोऽसि भागो भागोऽसि पोष्णः पोष्णः पोष्णोऽस्यसि पोष्ण आधिपत्यमाधिपत्यम् पोष्णोऽस्यसि पोष्ण आधिपत्यम् पोष्ण आधिपत्यमा ओजमाधिपत्यम् पोष्णः पोष्णाधिपत्यमोज ओज आधिपत्यम् पोष्णः पोष्णाधिपत्यमोजः आधिपत्यमोज ओज आधिपत्यमाधिपत्यमोजः स्पृतग् स्पृतमोज आधिपत्यमाधिपत्यमोज स्पृतम् मोजस्पृत्यमित्याधिपत्यम् स्पृतग् स्पृतमोज ओज स्पृतन्त्रिणवस्त्रिणवस्पृतमोज ओज स्पृतन्त्रिणवः स्पृतन्त्रिणवस्त्रिणवस्पृतग् स्पृतन्त्रिणवस्तोमस्तोमस्त्रिणवस्पृतग् स्पृतन्त्रिणवस्तोमः स्तोमस्तोमस्त्रिणवस्त्रिणवस्तोमो वसूनाम् वसूनागस्तोमस्त्रिणवस्त्रिणवस्तोमो वसूनाव इति त्रीणवः वसूनाम् वसूनागस्तोमस्तोमो वसूनाम् भागो भागो वसूनागस्तोमस्तोमो वसूनाम् भागः वसूनाम् भागो भागो वसूनाम् वसूनाम् भागोऽस्ति भागो वसूनाम् वसूनाम् भागोऽसि भागोऽस्ति भागो भागोऽसि रुद्राणागो रुद्राणामसि भागो भागोऽसि रुद्राणागो रुद्राणामस्य रुद्राणामाधिपत्यमाधिपत्यगो रुद्राणामस्य रुद्राणामाधिपत्यम् रुद्राणामाधिपत्यमाधिपत्यगो रुद्राणागो रुद्राणामाधिपत्यम् चतुष्पाद् चतुष्पादाधिपत्यगो रुद्राणागो रुद्राणामाधिपत्यम् चतुष्पादाधिपत्यम् चतुष्पाद् चतुष्पादाधिपत्यमाधिपत्यम् चतुष्पात् स्पृतग् स्पृतम् चतुष्पादाधिपत्यमाधिपत्यम् चतुष्पात् स्पृतम् आधिपत्यमित्याधिपत्यम् चतुष्पात् स्पृतग् स्पृतम् चतुष्पात् चतुष्पात् स्पृतम् चतुर्विघोषश्चतुर्विघोष स्पृतम् चतुष्पात् चतुष्पात् स्पृतम् चतुर्विघोषादिति चतुर्विघोषश्चतुर्विघोष स्पृतग् स्पृतम् चतुर्विघोष स्तोमस्तोमश्चतुर्विघोष स्पृतग् स्पृतम् चतुर्विघोष स्तोमः चतुर्विघोषस्तोमस्तोमश्चतुर्विघोषश्चतुर्विघोषस्तोम आदित्यानामादित्यानागस्तोमश्चतुर्विघोषश्चतुर्विघोषस्तोम आदित्यानाम् आदित्यानामादित्यानागस्तोमस्तोम आदित्यानाम् भागो भाग आदित्यानागस्तोमस्तोम आदित्यानाम् भागः आदित्यानाम् भागो भाग आदित्यानामादित्यानाम् भागोऽस्ति भाग आदित्यानामादित्यानाम् भागोऽसि भागोऽस्ति भागो भागोऽसि मरुताम् मरुतामसि भागो भागोऽसि मरुताम् मरुतामस्यसि मरुतामाधिपत्यमाधिपत्यम् मरुतामस्यसि मरुतामाधिपत्यम् मरुतामाधिपत्यमाधिपत्यम् मरुताम् मरुतामाधिपत्यम् गर्भागर्भा आधिपत्यम् मरुताम् मरुतामाधिपत्यम् गर्भाधिपत्यम् गर्भा गर्भा आधिपत्यमाधिपत्यम् गर्भा स्पृता स्पृता गर्भा आधिपत्यमाधिपत्यम् गर्भा स्पृता आधिपत्यमित्याधिपत्यम् गर्भा स्पृता स्पृता गर्भा गर्भा स्पृताः पञ्चविघोषः पञ्चविघोष स्पृता गर्भा गर्भा स्पृताः पञ्चविघोषः पञ्चविघोषः पञ्चविघोष स्पृता स्पृताः पञ्चविघोष स्तोमस्तोमः पञ्चविघोष स्पृता स्पृताः पञ्चविघोष स्तोमः पञ्चविघोषस्तोमस्तोमः पञ्चविघोषः पञ्चविघोष स्तोमो देवस्य देवस्य स्तोमः पञ्चविघोषः पञ्चविघोष स्तोमो देवस्य पञ्चविघोष इति पञ्च विघोषः स्तोमो देवस्य देवस्य स्तोमस्तोमो देवस्य सवितुः सवितुर्देवस्य स्तोमस्तोमो देवस्य सवितुः देवस्य सवितुः सवितुर्देवस्य देवस्य सवितुर्भागो भागस्य विदुर्देवस्य देवस्य सवितुर्भागः सवितुर्भागो भागस्य विदुस्य विदुर्भागोऽस्य भागस्य विदुस्य विदुर्भागोऽसि भागोऽस्य भागो भागोऽसि बृहस्पतेर्बृहस्पतेरसि भागो भागोऽसि बृहस्पते बृहस्पतेर्बृहस्पतेरस्य बृहस्पतेराधिपत्यमाधिपत्यम् बृहस्पतेरस्य बृहस्पतेराधिपत्यम् बृहस्पतेराधिपत्यमाधिपत्यम् बृहस्पतेर्बृहस्पतेराधिपत्यगो समीची समीचीराधिपत्यम् बृहस्पतेर्बृहस्पतेराधिपत्यगो समीचीपत्यगो समीची समीचीराधिपत्यमाधिपत्यगो समीचीर्दिशो दिश समीचीराधिपत्यमाधिपत्यगो समीचीर्दिशः आधिपत्यमित्याधिपत्यम् समीचीर्दिशो दिश समीची समीचीर्दिश स्पृता स्पृता दिश समीची समीचीर्दिश स्पृता स्पृता दिशो दिश स्पृताश्च दुष्टोमश्च दुष्टोम स्पृता दिशो दिश स्पृताश्च दुष्टोमः दुष्टोमश्च दुष्टोम स्पृता स्पृताश्च दुष्टोम स्तोमस्तोमश्च दुष्टोम स्पृता स्पृताश्च दुष्टोम स्तोमः दुष्टोमस्तोमस्तोमश्च दुष्टोमश्च दुष्टोम स्तोमो यावानाय यावानागस्तोमश्च दुष्टोमश्च दुष्टोम स्तोमो यावाना दुष्टोम इति चतुस्तोमः यावानाय यावानागस्तोम स्तोमो यावानाम् भागो भागो यावानागस्तोम स्तोमो यावानाम् भागः यावानाम् भागो भागो यावानाय यावानाम् भागो अस्य भागो यावानाम् यावानाम् भागोऽसि भागोऽस्य भागो भागोऽस्य यावानाम यावानामसि भागो भागोऽस्य यावानास्य यावानाम यावानामस्यस्य यावानामाधिपत्यमाधिपत्यमयावानामस्यस्य यावानामाधिपत्यम् यावानामाधिपत्यमाधिपत्यमयावानामयावानामाधिपत्यम् प्रजाः प्रजा आधिपत्यमयावानामयावानामाधिपत्यम् प्रजा आधिपत्यम् प्रजाः प्रजा आधिपत्यमाधिपत्यम् प्रजा स्मृता स्मृताः प्रजा आधिपत्यमाधिपत्यम् प्रजा स्मृता आधिपत्यमित्यादि प्रजा स्मृता स्मृताः प्रजाः प्रजा स्मृताश्च दुश्चत्वारिघोषश्च दुश्चत्वारिघोष स्मृता प्रजा प्रजा स्मृताश्च दुश्चत्वारिघोषाश्च दुश्चत्वारिघोषश्च दुश्चत्वारिघोष स्मृता स्मृताश्च दुश्चत्वारिघोष स्तोमस्तोमश्च दुश्चत्वारिघोष स्मृता स्मृताश्च दुश्चत्वारिघोष स्तोमः दुश्चत्वारिघोष स्तोमस्तोमश्च दुश्चत्वारिघोषश्च दुश्चत्वारिघोष स्तोम ऋभूणाम् ऋभूणागुस्तोमश्च दुश्चत्वारिघोषश्च दुश्चत्वारिघोष स्तोमर्भूणा दुश्चत्वारिघोष इति चतुः चत्वारिघोषः स्तोमर्भूणाम् ऋभूणागुस्तोम स्तोमर्भूणाम् भागो भागर्भूणागुस्तोम स्तोमर्भूणाम् भागः ऋभूणाम् भागो भागर्भूणाम् ऋभूणाम् भागोऽस्य भागर्भूणाम् ऋभूणाम् भागोऽसि भागोऽस्य भागो भागोऽसि विश्वेषाम् विश्वेषामसि भागो भागोऽसि विश्वेषासि विश्वेषाम् विश्वेषामस्य विश्वेषाम् देवानाम् देवानाम् विश्वेषामस्य विश्वेषाम् देवानाम् विश्वेषाम् देवानाम् देवानाम् विश्वेषाम् विश्वेषाम् देवानामाधिपत्यमाधिपत्यम् देवानाम् विश्वेषाम् विश्वेषाम् देवानामाधिपत्यम् देवानामाधिपत्यमाधिपत्यम् देवानाम् देवानामाधिपत्यम् भूतम् भूतमाधिपत्यम् देवानाम् देवानामाधिपत्यम् भूतम् आधिपत्यम् भूतम् भूतमाधिपत्यमाधिपत्यम् भूतम् निशान्तम् निशान्तम् भूतमाधिपत्यमाधिपत्यम् भूतम् निशान्तम् आधिपत्यमित्याधिपत्यम् भूतम् निशान्तम् निशान्तम् भूतम् भूतम् निशान्तग्स्फृतग्स्फृतम् निशान्तम् भूतम् भूतम् निशान्तग्स्फृतम् निशान्तग्स्फृतग्स्फृतम् निशान्तम् निशान्तग्स्फृतम् त्रयस्त्रिघोषस्त्रयस्त्रिघोषस्फृतम् निशान्तम् निशान्तग्स्फृतम् त्रयस्त्रिघोषः शान्तमिति निशान्तम् पञ्चभिः पञ्चभिरासीदधिपतिरधिपतिरासीत् पञ्चभिः अधिपतिरित्यधि अधिपतिः आसीत् पञ्चभिः पञ्चभिरासीदासीत् पञ्चभिरस्तुवतास्तुवत पञ्चभिरासीदासीत् पञ्चभिरस्तुवता पञ्चभिरस्तुवतास्तुवत पञ्चभिः पञ्चभिरस्तुवत भूतानि भूतान्यस्तुवत पञ्चभिः पञ्चभिरस्तुवत भूतानि पञ्चभिरिति पञ्चाभिः अस्तुवत भूतानि भूतान्यस्तुवतास्तुवत भूतान्यसृज्यन्तासृज्यन्त भूतान्यस्तुवतास्तुवत भूतान्यसृज्यन्त भूतान्यसृज्यन्तासृज्यन्त भूतानि भूतान्यसृज्यन्त भूतानाम् भूतानाम् सृज्यन्त भूतानि भूतान्यसृज्यन्त भूतानाम् सृज्यन्त भूतानाम् भूतानामसृज्यन्तासृज्यन्त भूतानाम् पतिष्पतिर्भूतानामसृज्यन्तासृज्यन्त भूतानाम् पतिः भूतानाम् पतिष्पतिर्भूतानाम् भूतानाम् पतिरधिपतिरधिपतिष्पतिर्भूतानाम् भूतानाम् पतिरधिपतिः पतिरधिपतिरासीदधिपतिरासीदधिपतिरासीदधिपतिरासीत् सप्तभिः सप्तभिरासीदधिपतिरधिपतिरासीत् सप्तभिः अधिपतिरित्यधिपतिः आसीत् सप्तभिः सप्तभिरासीदासीत् सप्तभिरस्तुवतास्तुवत सप्तभिरासीदासीत् सप्तभिरस्तुवता सप्तभिरस्तुवतास्तुवत सप्तभिः सप्तभिरस्तुवत सप्तऋषयः सप्तऋषयोस्तुवत सप्तभिः सप्तभिरस्तुवत सप्तऋषयः सप्तभिरिति सप्ताभिः अस्तुवत सप्तऋषयः सप्तऋषयोस्तुवतास्तुवत सप्तऋषयो सृज्यन्तासृज्यन्त सप्तऋषयोस्तुवतास्तुवत सप्तऋषयो सृज्यन्तासृज्यन्तासृज्यन्त सप्तऋषयः सप्तऋषयो सृज्यन्त धाताधातासृज्यन्त सप्तऋषयः सप्तऋषयो सृज्यन्त धाता सप्तऋषय इति सप्तऋषयः सृज्यन्त धाता धातासृज्यन्तासृज्यन्त धाताधिपतिरधिपतिर्धातासृज्यन्तासृज्यन्त धाताधिपतिः नवभिरस्तुवत पितरः पितरोस्तुवत नवभिर्नवभिरस्तुवत पितरः नवभिरिति नवाभिः अस्तुवत पितरः पितरोस्तुवतास्तुवत पितरो सृज्यन्तासृज्यन्त पितरोस्तुवतास्तुवत पितरो सृज्यन्तासृज्यन्त पितरः पितरो सृज्यन्तादितिरतिरसृज्यन्त पितरः पितरो सृज्यन्तादितिः एकादशभिरेकादशभिरासीदासीदधिपत्न्यधिपत्न्यधिरधिपत्नीतर्तवोस्तुवतैकादशभिरेकादशभिरस्तुवतर्तवः संवत्सर इति सं वत्सरः अधिपतिरासीदासीदधिपतिरधिपतिरासीत् पञ्चदशभिः पञ्चदशभिरासीदधिपतिरधिपतिरासीत् पञ्चदशभिपतिरित्यधिपतिः आसीत् पञ्चदशभिः पञ्चदशभिरासीदासीत् पञ्चदशभिरस्तुवतास्तुवत पञ्चदशभिरासीदासीत् पञ्चदशभिरस्तुवतास्तुवत पञ्चदशभिरस्तुवत क्षत्रम् क्षत्रमस्तुवत पञ्चदशभिः पञ्चदशभिरस्तुवत क्षत्रम् पञ्चदशभिरिति पञ्चदश क्षत्रम् क्षत्रमस्तुवतास्तुवत क्षत्रमसृज्यता सृज्यत क्षत्रमस्तुवतास्तुवत क्षत्रमसृज्यता क्षत्रमसृज्यता सृज्यत क्षत्रम् क्षत्रमसृज्यतेन्द्र इन्द्रो सृज्यत क्षत्रम् क्षत्रमसृज्यतेन्द्रः सृज्यतेन्द्र इन्द्रो सृज्यता सृज्यतेन्द्रोऽधिपतिरधिपतिरिन्द्रो सृज्यता सृज्यतेन्द्रोऽधिपतिः इन्द्रोऽधिपतिरधिपतिरिन्द्र इन्द्रोऽधिपतिरासीदासीदधिपतिरिन्द्र इन्द्रोऽधिपतिरासीदासीदधिपतिरधिपतिरासीत् सप्तदशभिः सप्तदशभिरासीदधिपतिरधिपतिरासीत् सप्तदशभिरित्यधिपतिः आसीत् सप्तदशभिः सप्तदशभिरासीदासीत् सप्तदशभिरस्तुवतास्तुवत सप्तदशभिरासीदासीत् सप्तदशभिरस्तुवतास्तुवत सप्तदशभिः सप्तदशभिरस्तुवत पशवः पशवोस्तुवत सप्तदशभिः सप्तदशभिरस्तुवत पशवः सप्तदशभिरिति सप्तदशभिः स्तुवत पशवः पशवोस्तुवतास्तुवत पशवो सृज्यन्ता सृज्यन्त पशवोस्तुवतास्तुवत बृहस्पतिर्बृहस्पतिरसृज्यन्त पशवः पशवो सृज्यन्त बृहस्पतिः सृज्यन्त बृहस्पतिर्बृहस्पतिरसृज्यन्ता सृज्यन्त बृहस्पतिरधिपतिरसृज्यन्ताधिपतिरासीदधिपतिरधिपतिरासीन्नवदशभिर्नवदशभिरासीदधिपतिरधिपतिरासीन्नवदशभिः नवदशभिरस्तुवतास्तुवतनवदशभिरासीदासीन्नवदशभिरस्तुवतशूद्रार्यौ शूद्रार्यावस्तुवत नवदशभिर्नवदशभिरस्तुवतशूद्रार्यौ नवदशभिरिति नवदशभिः अस्तुवतशूद्रार्यौ शूद्रार्यावस्तुवतास्तुवतशूद्रार्यावसृज्येतामसृज्येता गोशूद्रार्यावस्तुवतास्तुवतशूद्रार्यावसृज्येतामसृज्येतागोशूद्रार्यौ अहोरात्रे अहोरात्रेऽसृज्येतागुंशूद्रार्यौ शूद्रार्यावसृज्येतामहोरात्रे शूद्रार्याविति शूद्रार्यौ सृज्येतामहोरात्रे अहोरात्रे असृज्येतामसृज्येतामहोरात्रे अधिपत्नी अधिपत्नी अहोरात्रे असृज्येतामसृज्येतामहोरात्रे अधिपत्नी अहोरात्रे अधिपत्नी अधिपत्नी अहोरात्रे अहोरात्रे अधिपत्नी आस्तामास्तामधिपत्नी अहोरात्रे अहोरात्रे अधिपत्नी आस्तामहोरात्रे इत्यहः रात्रे अधिपत्नी आस्तामास्तामधिपत्नी अधिपत्नी आस्तामेकविघोषत्यैकविघोषत्यास्तामधिपत्नी अधिपत्नी आस्तामेकविघोषत्याधिपत्नी इत्यधिपत्नी वरुणो वरुणोऽधिपतिरासीदधिपतिर्वरुणो वरुणोऽधिपतिरासीदधिपतिरासीदधिपतिरधिपतिरासीत्रयोविंशत्या त्रयोविंशत्यासीदधिपतिरधिपतिरासीत्रयोविंशत्या अधिपतिरित्यधिपतिः

सृज्यन्त सोमः सोमो सृज्यन्ता सृज्यन्त सोमोऽधिपतिरधिपतिः सोमो सृज्यन्ता सृज्यन्त सोमोऽधिपतिः सोमोऽधिपतिरधिपतिः सोमः सोमोऽधिपतिरासीदासीदधिपतिः सोमः सोमोऽधिपतिरासीदधिपतिरधिपतिरासीदेकत्रिगुंशतैकत्रिगुंशतासीदधिपतिरधिपतिरासीदेकत्रिगुंशतास्तवता प्रजास्तवतैकत्रिगुंशतैकत्रिगुंशतास्तवत प्रजा सृज्यन्त यावानाञ्च महिमानो महिमान एनामेन एनाम् महिमानः सचन्ते सचन्ते महिमान एनामेनाम् महिमानः सचन्ते महिमानः सचन्ते सचन्ते महिमानो महिमानः सचन्ते सचन्त इति सचन्ते छन्दस्वती उषसोषसा छन्दस्वती छन्दस्वती उषसा पेपिशाने पेपिशाने उषसा छन्दस्वती छन्दस्वती उषसा पेपिशाने छन्दस्वती इति छन्दस्वती उषसा पेपिशाने पेपिशाने उषसोषसा पेपिशाने समानगो समानम् पेपिशाने उषसोषसा पेपिशाने समानम् पेपिशाने समानगो समानम् पेपिशाने पेपिशाने समानयोनियोनिगो समानम् पेपिशाने पेपिशाने समानयोनिम् पेपिशाने इति पेपिशाने योनियोनिगो समानगो समानयोनिमन्वनयोनिगो समानगो समानयोनिमनु योनिमन्वनयोनियोनिमनु सञ्चरन्ति सञ्चरन्ति अनुयोनियोनिमनु सञ्चरन्ति सञ्चरन्ति सञ्चरन्ति अन्वनु सञ्चरन्ति सञ्चरन्ति इति संचरन्ति सूर्यपत्नी विविसूर्यपत्नी सूर्यपत्नी विचरतश्चरतो विसूर्यपत्नी सूर्यपत्नी विचरतः सूर्यपत्नी इति सूर्यपत्नी चरतश्चरतो विविचरतः प्रजानति प्रजानति चरतो विविचरतः प्रजानति प्रजानति प्रजानति चरतश्चरतः प्रजानति केतुं केतुं प्रजानति चरतश्चरतः प्रजानति केतुं प्रजानति केतुं केतुं प्रजानति प्रजानति केतुं कृण्वाने कृण्वाने केतुं प्रजानति प्रजानति केतुं कृण्वाने प्रजानति इति प्रजानति केतुं कृण्वाने कृण्वाने केतुं केतुं कृण्वाने अजरे अजरे कृण्वाने केतुं केतुं कृण्वाने अजरे कृण्वाने अजरे अजरे कृण्वाने कृण्वाने अजरे भूरिरेतसा भूरिरेतसा जरे कृण्वाने कृण्वाने अजरे भूरिरेतसा इति कृण्वाने अजरे भूरिरेतसा भूरिरेतसा जरे अजरे भूरिरेतसा अजरे इत्यजरे भूरिरेतसेति भूरि रेतसा बन्धामृतस्यर्थस्य बन्धामन्वनुबन्धामृतस्यर्थस्य बन्धामनु बन्धामन्वनुबन्धाम् बन्धामनु तिस्रस्तिस्रोऽनुबन्धाम् बन्धामनु तिस्रः तिस्रस्तिस्रो अन्वनु तिस्र आतिस्रो अन्वनु तिस्र आतिस्र आतिस्रस्तिस्र आगुरगुरा तिस्रस्तिस्र आगुः आगुरगुरागुस्त्रयस्त्रयो अगुरागुस्त्रयः अगुस्त्रयस्त्रयो अगुरगुस्त्रयो घर्मासो घर्मासस्त्रयो अगुरगुस्त्रयो घर्मासः घर्मासो घर्मासस्त्रयस्त्रयो घर्मासो अन्वनु घर्मासस्त्रयस्त्रयो घर्मासो अनु घर्मासो अन्वनु घर्मासो घर्मासो अनुज्योतिषा ज्योतिषानु घर्मासो घर्मासो अनुज्योतिषा ज्योतिषा ज्योतिषान्वनु ज्योतिषा ज्योतिषान्वनु ज्योतिषा ज्योतिषा ज्योतिषा ज्योतिषागुरगुरा ज्योतिषा ज्योतिषागुः अगुरगुरागुः अगुरित्यगुः प्रजामेकैका प्रजां प्रजामेका रक्षति रक्षत्येका प्रजां प्रजामेका रक्षति प्रजामिति प्राजा रक्षति रक्षत्येकैका रक्षत्योर्जमोर्जगो रक्षत्येकैका रक्षत्योर्जम् रक्षत्योर्जमोर्जगो रक्षति रक्षत्योर्जमेकैकोर्जगो रक्षति रक्षत्योर्जमेकार्जमेकैकोर्जमोर्जमेका व्रतम् व्रतमेकोर्जमोर्जमेका व्रतम् एका व्रतम् व्रतमेकैका व्रतमेकैका व्रतमेकैका व्रतमेका व्रतमेकैका व्रतम् व्रतमेका रक्षति रक्षत्येका व्रतम् व्रतमेका रक्षति एका रक्षति रक्षत्येकैका रक्षति देवयूनान् देवयूनागो रक्षत्येकैका रक्षति देवयूनान् देवयूनान् देवयूनागो रक्षति रक्षति देवयूनान् देवयूनामिति देवयूनान् स्तोमो अभवद् भवच्चतुष्टोमश्चतुष्टोमो अभवत्या भवच्चतुष्टोमश्चतुष्टोमो अभवत्या चतुष्टोम इति चतुः स्तोमः भवत्या भवद भवत्या तुरीया तुरीयाया भवद भवत्या तुरीया तुरीया तुरीया तुरीया यज्ञस्य यज्ञस्य तुरीया तुरीया यज्ञस्य तुरीया यज्ञस्य यज्ञस्य तुरीया तुरीया यज्ञस्य पक्षौ पक्षौ यज्ञस्य तुरीया तुरीया यज्ञस्य पक्षौ यज्ञस्य पक्षौ पक्षौ यज्ञस्य यज्ञस्य यज्ञस्य पक्षावृषयऋषयः पक्षौ यज्ञस्य यज्ञस्य पक्षावृषयः पक्षावृषयऋषयः पक्षौ पक्षावृषयो भवन्ति पक्षौ पक्षावृषयो भवन्ति ऋषयो भवन्ति भवन्ति ऋषयऋषयो भवन्ति भवन्तीति भवन्ति गायत्रीं दृष्टुभं दृष्टुभं गायत्रीं गायत्रीं दृष्टुभं जगतीं जगतीं दृष्टुभं गायत्रीं गायत्रीं दृष्टुभं जगतीं जगतीं जगतीं दृष्टुभं दृष्टुभं जगतीमनुष्टुभमनुष्टुभं जगतीं दृष्टुभं दृष्टुभं जगतीमनुष्टुभं जगतीमनुष्टुभमनुष्टुभं जगतीं जगतीमनुष्टुभं बृहत् बृहदनुष्टुभं जगतीं जगतीमनुष्टुभं बृहत् अनुष्टुभं बृहत् बृहदनुष्टुभमनुष्टुभं बृहदर्कमर्कं बृहदनुष्टुभमनुष्टुभं बृहदर्कम् अनुष्टुभमित्यनुस्तुभं बृहदर्कमर्कं बृहत् बृहदर्कयुञ्जानायुञ्जाना अर्कं बृहत् बृहदर्कयुञ्जानायुञ्जाना अर्कमर्कयुञ्जानः सुवस्वर्युञ्जानः अर्कमर्कयुञ्जानः सुवस्वर्युञ्जानायुञ्जाना सुवरा सुवस्वराभरन्नभरन्ना सुवस्वराभरन्नाभरन्नभरन्नाभरन्निदमिदमभरन्नाभरन्निदम् अभरन्निदमिदमभरन्नभरन्निदम् इदमितीदम् पञ्चभिर्धाता धाता पञ्चभ्यः पञ्चभिर्धाता विविधाता पञ्चभ्यः पञ्चभिर्धाता पञ्चभिरिति पञ्च धाता विविधाता धाता विदधौ दधौ विधाता धाता विदधौ विदधौ दधौ विविदधा विदमिदं दधौ विविदधा विदम् दधा विदमिदं दधौ दधा विदं यद्यदिदं दधौ दधा विदं यत् इदं यद्यदिदमिदं यत्तासां तासां यदिदमिदं यत्तासां यत्रासां तासां यद्यत्तासा गुस्वस्रोस्वस्रोस्तासां यद्यत्तासा गुस्वस्रोस्तासा गुस्वस्रोस्वस्रोस्तासां तासा गुस्वस्रो रजनय रजनयत् यन्त्युभयन्ति प्रयवेण प्रयवेण यन्त्युभयन्ति प्रयवेण प्रयवेण प्रयवेण यन्त्यन्ति प्रयवेण पञ्च पञ्च प्रयवेण यन्त्यन्ति प्रयवेण पञ्च प्रयवेण पञ्च पञ्च प्रयवेण प्रयवेण पञ्च नाना पञ्च प्रयवेण प्रयवेण पञ्च नाना प्रयवेणेति प्रायवेण पञ्च नाना पञ्च पञ्च नाना रूपाणि रूपाणि नाना पञ्च पञ्च नाना रूपाणि नाना रूपाणि रूपाणि नाना रूपाणि कृतवः कृतवो रूपाणि नाना रूपाणि कृतवः रूपाणि कृतवः कृतवो रूपाणि रूपाणि कृतवो वसानावसानाः कृतवो रूपाणि रूपाणि कृतवो वसानावसानावसानाः कृतवः कृतवो वसानास्वसारस्वसारस्त्रिंशत्त्रिंशत्स्वसार उपोपस्वसारस्त्रिंशत्त्रिंशत्स्वसार उपास्वसार उपोपस्वसारस्वसार उपयन्ति यन्त्युपस्वसारस्वसार उपयन्ति उपयन्ति यन्त्युपोपयन्ति निष्कृतम् निष्कृतम् यन्त्युपोपयन्ति निष्कृतम् यन्ति निष्कृतम् निष्कृतम् यन्ति यन्ति निष्कृतगुं समानगुं समानम् निष्कृतम् यन्ति यन्ति निष्कृतगुं समानम् निष्कृतगुं समानगुं समानम् निष्कृतम् निष्कृतगुं समानम् गेतुम् गेतगुं समानम् निष्कृतम् निष्कृतगुं समानम् गेतुम् निष्कृतमिति निःकृतम् समानम् गेतुम् गेतगुं समानगुं समानम् गेतुम् प्रतिमुञ्चमानाः प्रतिमुञ्चमानाः गेतगुं समानगुं समानम् गेतुम् प्रतिमुञ्चमानाः गेतुम् प्रतिमुञ्चमानाः प्रतिमुञ्चमानाः गेतुम् गेतुम् प्रतिमुञ्चमानाः इति प्रतिमुञ्चमानाः स्तम्भते तन्वद ऋतो ऋतोगुस्तन्वदे कवयः कवयस्तम्भद ऋतो ऋतोगुस्तन्वदे कवयः कवयः कवयस्तन्वदे तन्वदे कवयः प्रजानते प्रजानते कवयस्तन्वदे तन्वदे कवयः प्रजानते कवयः प्रजानते प्रजानते कवयः कवयः प्रजानते मध्ये छन्दसो मध्ये छन्दसः प्रजानते कवयः कवयः प्रजानते मध्ये छन्दसः प्रजानते मध्ये छन्दसो मध्ये छन्दसः प्रजानते प्रजानते मध्ये छन्दसः परिपरि मध्ये छन्दसः प्रजानते प्रजानतेर्मध्ये छन्दसः परि प्रजानतीरिति प्राजानति मध्ये छन्दसः परिपरि मध्ये छन्दसो मध्ये छन्दसः परि यन्ति यन्ति परि मध्ये छन्दसो मध्ये छन्दसः परि यन्ति मध्ये छन्दस इति मध्ये छन्दसः परि यन्ति यन्ति परि परि यन्ति भास्वतेर्भास्वतेर्यन्ति परि परि यन्ति भास्वति भास्वतेर्भास्वतेर्यन्ति यन्ति भास्वति भास्वतेर्यन्ति भास्वति ज्योतिष्मदे प्रति प्रति ज्योतिष्मदे ज्योतिष्मदे प्रति प्रतिमुञ्चते मुञ्चते प्रतिज्योतिष्मते ज्योतिष्मते प्रतिमुञ्चते मुञ्चते मुञ्चते प्रति प्रतिमुञ्चते नभो नभो मुञ्चते प्रति प्रतिमुञ्चते नभः मुञ्चते नभो नभो मुञ्चते मुञ्चते नभो रात्रि रात्रि नभो मुञ्चते मुञ्चते नभो रात्रि नभो रात्रि रात्रि नभो नभो रात्रि देवी देवी रात्रि नभो नभो रात्रि देवी रात्रि देवी देवी रात्रि रात्रि देवी सूर्यस्य सूर्यस्य देवी रात्रि रात्रि देवी सूर्यस्य देवी सूर्यस्य सूर्यस्य देवी देवी सूर्यस्य व्रतानि व्रतानि सूर्यस्य देवी देवी सूर्यस्य व्रतानि सूर्यस्य व्रतानि व्रतानि सूर्यस्य सूर्यस्य व्रतानि व्रतानि ते व्रतानि पश्यन्ति पश्यन्ति विपश्यन्ति पशवः पशवः पश्यन्ति विपश्यन्ति पशवः पश्यन्ति पशवः पशवः पश्यन्ति पश्यन्ति पशवो जायमाना जायमानाः पशवः पश्यन्ति पश्यन्ति पशवो जायमाना पशवो जायमाना जायमानाः पशवः पशवो जायमाना नानारूपा नानारूपा जायमानाः पशवः पशवो जायमाना नानारूपा जायमाना नानारूपा नानारूपा जायमाना जायमाना नानारूपा मातुर् मातुर् नानारूपा जायमाना जायमाना नानारूपा मातुः नानारूपा मातुर् मातुर् नानारूपा नानारूपा मातुरस्या अस्या मातुर् नानारूपा नानारूपा मातुरस्या नानारूपा इति नाना रूपः मातुरस्या अस्या मातुर् मातुरस्या उपस्थ उपस्थे अस्या मातुर् मातुरस्या उपस्थे उपस्थ उपस्थे अस्या अस्या उपस्थे उपस्थ इत्युपास्थे अष्टका तपसा तपसैकाष्टकैकाष्टका तपसा तप्यमाना तप्यमाना तपसैकाष्टकैकाष्टका तपसा तप्यमाना एकाष्टकेत्येका अष्टका तपसा तप्यमाना तप्यमाना तपसा तपसा तप्यमाना जजान जजान तप्यमाना तपसा तपसा तप्यमाना जजान तप्यमाना जजान जजान तप्यमाना तप्यमाना जजान गर्भं गर्भं जजान तप्यमाना तप्यमाना जजान गर्भं जजान गर्भं गर्भं जजान जजान गर्भं महिमानं महिमानं गर्भं जजान जजान गर्भं महिमानं गर्भं महिमानं महिमानं गर्भं गर्भं महिमानमिन्द्रमिन्द्रं महिमानं गर्भं गर्भं महिमानमिन्द्रं महिमानमिन्द्रमिन्द्रं महिमानं महिमानमिन्द्रं इन्द्रमितीन्द्रं तेन दस्योन्दस्योन्तेन तेन दस्योन्विविदस्योन्तेन तेन दस्योन्विदस्योन्विविदस्योन्दस्योन्व्यसहन्ता सहन्त विदस्योन्दस्योन्व्यसहन्ता यसहन्ता सहन्त विव्यसहन्त देवा देवाः सहन्त विव्यसहन्त देवा सहन्त देवा देवा असहन्ता सहन्त देवा हन्ता हन्ता देवा असहन्ता सहन्त देवा हन्ता देवा हन्ता हन्ता देवा देवा हन्ता सुराणाम सुराणागो हन्ता देवा देवा हन्ता सुराणा हन्ता सुराणाम सुराणागो हन्ता हन्ता सुराणाम भवद भवद सुराणागो हन्ता हन्ता सुराणाम भवद सुराणाम भवद भवद सुराणाम सुराणाम भवच्छचि भिष्यचि भिर भवद सुराणाम सुराणाम भवच्छचि भिः भवच्छचि भिष्यचि भिर भवद भवच्छचि भिः शचि भिरिति शचि अनानुजामनुजामनुजामनानुजामनानुजामनुजाम् माम् मामनुजामनानुजामनानुजामनुजाम् मामनुजामित्यनानु अनुजाम् माम् मामनुजामनुजाम् मामकर्ता कर्त मामनुजामनुजाम् मामकर्ता अनुजामित्यनु मामकर्ता कर्त माम् मामकर्त सत्यगो सत्यमकर्त माम् मामकर्त सत्यम् कर्त सत्यगो सत्यमकर्ता कर्त सत्यम् वदन्ति वदन्ति सत्यमकर्ता कर्त सत्यं वदन्ति सत्यं वदन्ति वदन्ति सत्यगौ सत्यं वदन्त्यन्वन वदन्ति सत्यगौ सत्यं वदन्त्यनु वदन्त्यन्वन वदन्ति वदन्त्यन्विच्छ इच्छेन वदन्ति वदन्त्यन्विच्छे अन्विच्छ इच्छे अन्वन्विच्छ एतदेतदिच्छे अन्वन्विच्छ एतत् इच्छ एतदेतदिच्छ इच्छ एतत् एतदित्येतत् भूयासमस्यास्य भूयासं भूयासमस्य सुमतौ सुमतावस्य भूयासं भूयासमस्य सुमतौ अस्य सुमतौ सुमतावस्यास्य सुमतौ यथा यथा सुमतावस्यास्य सुमतौ यथा सुमतौ यथा यथा सुमतौ सुमतौ यथा यूयं योयं यथा सुमतौ सुमतौ यथा यूयं सुमताविति सुमतौ यथा यूयं योयं यथा यथा यूयमन्यान्या यूयं यथा यथा यूयमन्या यूयमन्यान्या यूयं योयमन्या वो वो अन्या यूयं योयमन्या वः अन्या वो वो अन्यान्या वो अन्यामन्यां वो अन्यान्या वो अन्या अन्यामन्यां वो वो अन्यामत्यत्यन्यां वो वो अन्यामति अन्यामत्यत्यन्यामन्यामति मामात्यन्यामन्यामति मामात्यति मा प्रप्रमात्यति मा प्रमा प्रमा प्रयुक्तयुक्त प्रमा प्रयुक्ता युक्तयुक्त प्रयुक्ता युक्तेत युक्ता अभून् मम मम भूद भून् मम सुमतौ सुमतौ मम भूद भून् मम सुमतौ मम सुमतौ सुमतौ मम मम सुमतौ विश्ववेदा विश्ववेदा सुमतौ मम मम सुमतौ विश्ववेदा विश्ववेदा विश्ववेदा सुमतौ सुमतौ विश्ववेदा आष्टाष्ट विश्ववेदा सुमतौ सुमतौ विश्ववेदा आष्टा सुमतौ विश्ववेदा आष्टाष्ट विश्ववेदा विश्ववेदा आष्ट प्रतिष्ठां प्रतिष्ठामाष्ट विश्ववेदा विश्ववेदा अष्ट प्रतिष्ठा विश्ववेदा इति विश्वा वेदः अष्ट प्रतिष्ठां प्रतिष्ठामाष्टाष्ट प्रतिष्ठामविदद विदत् प्रतिष्ठामाष्टाष्ट प्रतिष्ठामविदद् प्रतिष्ठामविदद विदत् प्रतिष्ठां प्रतिष्ठामविदद्धि ह्यविदत् प्रतिष्ठां प्रतिष्ठामविदद्धि प्रतिष्ठामिति प्रतिस्थामिदद्धि ह्यविदद विदद्धि गाधं गाधग्भि ह्यविदद विदद्धि गाधं गाधं गाधगोहिः गाधं गाधमिति गाधं भूयासमस्यास्य भूयासं भूयासमस्य सुमतौ सुमतावस्य भूयासं भूयासमस्य सुमतौ सुमतावस्यास्य सुमतौ यथा यथा सुमतावस्यास्य सुमतौ यथा यथा यथा सुमतौ सुमतौ यथा योजं योजं यथा सुमतौ सुमतौ यथा योजं सुमतावित्ति सुमतौ यथा योजं योजं यथा यथा योजमन्यान्या योजं यथा यथा योजमन्या योजमन्यान्या योजं योजमन्या वो वो अन्या योजं योजमन्या वः अन्या वो वो अन्यान्या वो अन्यामन्यां वो अन्यान्या वो अन्या अन्यामन्यां वो वो अन्यामत्यत्यन्यां वो वो अन्यामति अन्यामत्यत्यन्यामन्यामति मामात्यन्यामन्यामति मामात्यति मा प्रमात्यति मा प्रमा प्रयुक्तयुक्त प्रमा प्रयुक्ता युक्तयुक्त प्रयुक्ता युक्तेति युक्ता पञ्चव्युष्टेर्व्युष्टेः पञ्चपञ्चव्युष्टेरन्वनव्युष्टेः पञ्चपञ्चव्युष्टेरनु युष्टेरन्वनव्युष्टेर्व्युष्टेरनु पञ्चपञ्चानव्युष्टेर्व्युष्टेरनु पञ्चायुष्टेरिदिवि युष्टिः अनु पञ्चपञ्चान्वनु पञ्चदोहा दोहाः पञ्चान्वनु पञ्चदोहा पञ्चदोहा दोहाः पञ्चपञ्चदोहा गाङ्गान् दोहाः पञ्चपञ्चदोहा गां गाङ्गान् दोहा दोहा गां पञ्चनाम्नीं पञ्चनाम्नीं गां दोहा दोहा गां पञ्चनाम्नीं पञ्चनाम्नीं पञ्चनाम्नीं गाङ्गां पञ्चनाम्नी मृतवर्तवः पञ्चनाम्नीं गाङ्गां पञ्चनाम्नी मृतवः पञ्चनाम्नी मृतवर्तवः पञ्चनाम्नीं पञ्चनाम्नी मृतभवान्वन् मृतवः पञ्चनाम्नीं पञ्चनाम्नी मृतवो नु पञ्चनाम्नीमिति पञ्च नाम्नी मृतभवान्वन् मृतवर्तवो नु पञ्च पञ्चान् मृतवर्तवो नु पञ्च पञ्च पञ्चान्वनु पञ्च पञ्चेति पञ्च पञ्चदिशो दिशः पञ्च पञ्चदिशः पञ्चदशेन पञ्चदशेन दिशः पञ्च पञ्चदिशः पञ्चदशेन दिशः पञ्चदशेन पञ्चदशेन दिशो दिशः पञ्चदशेन क्लुप्ताः क्लुप्ताः पञ्चदशेन दिशो दिशः पञ्चदशेन क्लुप्ताः पञ्चदशेन क्लुप्ताः क्लुप्ताः पञ्चदशेन पञ्चदशेन क्लुप्ताः समानमूर्ध्वः समानमूर्ध्वः क्लुप्ताः पञ्चदशेन पञ्चदशेन क्लुप्ताः समानमूर्ध्वः पञ्चदशेनेति पञ्चदशेन क्लुप्ताः समानमूर्ध्वः समानमूर्ध्वः क्लुप्ताः क्लुप्ताः समानमूर्ध्वरभ्यभि समानमूर्ध्वः क्लुप्ताः क्लुप्ताः समानमूर्ध्वरभि समानमूर्ध्वरभ्यभि समानमूर्ध्वः समानमूर्ध्वरभि लोकं लोकमभि समानमूर्ध्वः समानमूर्ध्वरभि लोकं समानमूर्ध्वरिति समाना मूर्ध्वः अभिलोकं लोकमभ्यभिलोकमेकमेकं लोकमभ्यभिलोकमेकं लोकमेकमेकं लोकं लोकमेकम् एकमित्येकम् गद्भर्तस्यर्थस्य गद्भः प्रथमा प्रथमा गद्भर्तस्यर्थस्य गद्भः प्रथमा प्रथमा प्रथमा गर्भो गर्भः प्रथमा व्यूषुषी व्यूषुषी प्रथमा गर्भो गर्भः प्रथमा व्यूषुषी व्यूषुषी व्यूषुषी प्रथमा प्रथमा व्यूषुष्यपामपां व्यूषुषी प्रथमा प्रथमा व्यूषुष्यपामपां व्यूषुषी व्यूषुष्यपामेकैकापां व्यूषुषी व्यूषुष्यपामेका ऊषुषीतिभि ऊषुषी पामेकैकापामपामेकामहिमानं महिमानमेकापामपामेकामहिमानम् एकामहिमानं महिमानम् महिमानमेकैका महिमानम् विभर्ति विभर्ति महिमानमेकैका महिमानम् विभर्ति महिमानम् विभर्ति विभर्ति महिमानम् महिमानम् विभर्ति विभर्तीति विभर्ति सूर्यस्यैकैका सूर्यस्य सूर्यस्यैका चरति चरत्येका सूर्यस्य सूर्यस्यैका चरति एका चरति चरत्येकैका चरति निष्कृतेषु निष्कृतेषु चरत्येकैका चरति निष्कृतेषु चरति निष्कृतेषु निष्कृतेषु चरति चरति निष्कृतेषु धर्मस्य धर्मस्य निष्कृतेषु चरति चरति निष्कृतेषु धर्मस्य निष्कृतेषु धर्मस्य धर्मस्य निष्कृतेषु निष्कृतेषु धर्मस्यैकैका धर्मस्य निष्कृतेषु निष्कृतेषु धर्मस्यैका निष्कृतेष्विति कृतेषु धर्मस्यैकैका धर्मस्य धर्मस्यैका सविता सवितैका धर्मस्य धर्मस्यैका सविता एका सविता सवितैकैका सवितैकामेकागो सवितैकैका सवितैका सवितैकामेकागो सविता सवितैकान्निन्येकागो सविता सवितैकान्नि एकान्निन्येकामेकान्नि यच्छति यच्छदिन्येकामेकान्नि यच्छति यच्छति यच्छदिनि यच्छति यच्छतीति यच्छति प्रथमा प्रथमा या या प्रथमा व्यौच्छद् व्यौच्छत् प्रथमा या या प्रथमा व्यौच्छत् प्रथमा व्यौच्छद् व्यौच्छत् प्रथमा प्रथमा व्यौच्छद् व्यौच्छत् प्रथमा प्रथमा व्यौच्छत् सा व्यौच्छद् व्यौच्छत् सा धेनुर्धेनु सा व्यौच्छद् व्यौच्छत् सा धेनुः व्यौच्छदिति वि औच्छत् सा धेनुर्धेनु सा धेनुरभवद् भवद्धेनु सा धेनुरभवद् धेनुरभवद्भवद्धेनुर्भवद्यमे यमे अभवद्धेनुर्धेनुरभवद्यमे भवद्यमे यमे अभवदभवद्यमे यम इति यमे नस्सासा नः पयस्वती पयस्वती नस्सासा नः पयस्वती पयस्वती पयस्वतेनो नः पयस्वती धुक्ष्व धुक्ष्व पयस्वतेनो नः पयस्वती धुक्ष्वायस्वती धुक्ष्व धुक्ष्व पयस्वती पयस्वती धुक्ष्वोत्तरामुत्तरामुत्तरामुत्तराञ्झुक्ष्व पयस्वती पयस्वती धुक्ष्वोत्तरामुत्तरा धुक्ष्वोत्तरामुत्तरामुत्तरामुत्तराञ्झुक्ष्व धुक्ष्वोत्तरामुत्तरागो समागो समामुत्तरामुत्तराञ्झुक्ष्व धुक्ष्वोत्तरामुत्तरागो समामुत्तरागो समागो समामुत्तरामुत्तरामुत्तरामुत्तरागो समामुत्तरामुत्तरामित्युत्तराम् मामिति समा शुक्रऋषभानभसानभसा शुक्रऋषभा शुक्रऋषभानभसा ज्योतिषा ज्योतिषानभसा शुक्रऋषभा शुक्रऋषभानभसा ज्योतिषा शुक्रऋषभेति शुक्रा ऋषभा ज्योतिषा ज्योतिषानभसानभसा ज्योतिषा ज्योतिषानभसानभसा ज्योतिषा ज्योतिषा ज्योतिषा ज्योतिषागात गादा ज्योतिषा ज्योतिषागात आगात गादा गाद्विश्वरूपा विश्वरूपा गादा गाद्विश्वरूपा विश्वरूपा गादगाद्विश्वरूपा शबली शबलीर्विश्वरूपा गादगाद्विश्वरूपा शबली विश्वरूपा शबली शबलीर्विश्वरूपा विश्वरूपा शबलीरग्निकेतुरग्निकेतुश्शबलीर्विश्वरूपा विश्वरूपा शबलीरग्निकेतुः विश्वरूपेति विश्वरूपा शबलीरग्निकेतुरग्निकेतुश्शबली शबलीरग्निकेतुः अग्निकेतुरित्यग्निकेतुः समानमर्थमर्थगो समानगो समानमर्थग् स्वपस्यमाना स्वपस्यमानार्थगो समानगो समानमर्थग् स्वपस्यमानार्थग् स्वपस्यमाना स्वपस्यमानार्थमर्थग् स्वपस्यमाना बिभ्रति बिभ्रति स्वपस्यमानार्थमर्थग् स्वपस्यमाना बिभ्रति स्वपस्यमाना बिभ्रति बिभ्रति स्वपस्यमाना स्वपस्यमाना बिभ्रति जराञ्जरां बिभ्रति स्वपस्यमाना स्वपस्यमाना बिभ्रति जरापस्यमानेति सुपस्यमाना बिभ्रति जराञ्जरां बिभ्रति बिभ्रति जरामजरे अजरे जरां बिभ्रति बिभ्रति जरामजरे जरामजर अजरे जराञ्जरामजर उष उषो अजरे जराञ्जरामजर उषः अजर उष उषो अजरे अजर उष ओषो अजरे अजर उष आ ओष उष आगा अगा ओष उष आगा आगा अगा आगा इत्यगानूनां पत्नी पत्युर्दूनां मृदूनां पत्नी प्रथमा प्रथमा पत्युर्दूनां मृदूनां पत्नी प्रथमा प्रथमा पत्नी पत्नी प्रथमेयमियं प्रथमा पत्नी पत्नी प्रथमेयं प्रथमेयमियं प्रथमा प्रथमेयमेयं प्रथमा प्रथमेयमायमेयमियमागादगादेयमियमागाद गादगादन्हामन्हामगादागादन्हा गादन्हामगादगादन्हा नेत्री नेत्र्यन्नाम गादुन्नान् नेत्री नेत्र्यन्नामन्नान् नेत्री जनित्री जनित्री नेत्र्यन्नामन्नान् नेत्री जनित्री नेत्री जनित्री जनित्री नेत्री नेत्री जनित्री प्रजानाम् प्रजानाम् जनित्री नेत्री नेत्री जनित्री प्रजानाम् जनित्री प्रजानाम् प्रजानाम् जनित्री जनित्री प्रजानाम् एका सती सत्येकैका सती बहुधा बहुधा सत्येकैका सती बहुधा बहुधा बहुधा सती सती बहुधोष उषो बहुधा सती सती बहुधोषः बहुधोष उषो बहुधा बहुधोषो विव्युषो बहुधा बहुधोषो वि बहुधेति बहुधा उषो विव्युष उषो व्युच्छस्युच्छसि व्युष उषो व्युच्छसि युच्छस्युच्छसि विव्युच्छस्य जीर्णा जीर्णोच्छसि विव्युच्छस्य जीर्णा च्छस्य जीर्णा जीर्णोच्छस्युच्छस्य जीर्णा त्वम् त्वमजीर्णोच्छस्युच्छस्य जीर्णा त्वम् जीर्णा त्वम् त्वमजीर्णा जीर्णा त्वम् जरयसि जरयसि त्वमजीर्णा जीर्णा त्वम् जरयसि जरयसि जरयसि त्वम् त्वम् जरयसि सर्वगो सर्वम् जरयसि त्वम् त्वम् जरयसि सर्वम् सर्वगो सर्वम् जरयसि जरयसि सर्वमन्यदन्यत् सर्वम् जरयसि जरयसि सर्वमन्यत् सर्वमन्यदन्यत् सर्वगो सर्वमन्यत् अन्यदित्यन्यत् अग्ने जातान् जातानग्नेऽग्ने जातान् प्रप्रजातानग्नेऽग्ने जातान् जातान् प्रप्रजातान् जातान् प्रणुदनुद प्रजातान् जातान् प्रणुदा प्रणुदनुद प्रप्रणुदानो नोनुद प्रप्रणुदानः दानो नोनुदनुदानस्वपत्नान् स्वपत्नान् नोनुदनुदानस्वपत्नान् स्वपत्नान् स्वपत्नान् नोनस्वपत्नान् सपत्नान् प्रति प्रतिसपत्नान् सपत्नान् प्रत्यजातान् जातान् प्रतिसपत्नान् सपत्नान् प्रत्यजातान् जातान् प्रति प्रत्यजातान् जातवेदो जातवेदो जातान् प्रति प्रत्यजातान् जातवेदः जातान् जातवेदो जातवेदो जातान् जातान् जातवेदो नुदस्व नुदस्व जातवेदो जातान् जातान् जातवेदो नुदस्व जातवेदो नुदस्व नुदस्व जातवेदो जातवेदो नुदस्व जातवेद इति वेदः स्वेति नुदस्वास्मेति दीदिश्यस्मे अस्मेदिः सुमना सुमना दीदिह्यस्मे अस्मेदिः सुमना अस्मे इत्यस्मे सुमना सुमना दीदिः दीदिः सुमना हेडन् हेडन् सुमना दीदिः दीदिः सुमना हेडन् सुमना हेडन् हेडन् सुमना सुमना हेडन् तव तव हेडन् सुमना सुमना हेडन् तव सुमना इति हेडन्तव तव हेडन् हेडन्तव स्यागुस्यान् तव हेडन् हेडन्तव स्यागुस्यान्तव तव स्यागो शर्मन् शर्मन् स्यान्तव स्यागो शर्मन् स्यागो शर्मन् शर्मन् स्यागु स्यागो शर्मन् त्रिवरोधस्त्रिवरोधः शर्मन् स्यागु स्यागो शर्मन् त्रिवरोधः शर्मन् त्रिवरोधस्त्रिवरोधः शर्मन् शर्मन् त्रिवरोध उद्भिदुद्भिद् त्रिवरोधः शर्मन् शर्मन् त्रिवरोध उद्भिद् त्रिवरोध उद्भिदुद्भिद् त्रिवरोधस्त्रिवरोध उद्भिद् त्रिवरोध इति त्रिवरोध उद्भिदित्युतोभ्यत् सहसा जातान् जातान् सहसा सहसा जातान् प्रप्रजातान् सहसा सहसा जातान् प्रजातान् प्रप्रजातान् जातान् प्रणुदनुद प्रजातान् जातान् प्रणुदा प्रणुदनुद प्रणुदानो नोनुद प्रणुदानः दानो नोनुदनुदान सपत्नान् सपत्नान् नोनुदान सपत्नान् सपत्नान् सपत्नान् प्रति प्रतिसपत्नान् नानसपत्नान् प्रति सपत्नान् प्रति प्रतिसपत्नान् सपत्नान् प्रत्यजातान् जातान् प्रतिसपत्नान् सपत्नान् प्रत्यजातान् प्रत्यजातान् जातान् प्रति प्रत्यजातान् जातवेदो जातभेदो जातान् प्रति प्रत्यजातान् जातवेदः जातान् जातवेदो जातभेदो जातान् जातान् जातवेदो नुदस्व नुदस्व जातभेदो जातान् जातान् जातवेदो नुदस्व जातवेदो नुदस्व नुदस्व जातवेदो जातवेदो नुदस्व जातवेद इति जाता वेदः स्वेद नुदस्व अधिनो नोऽध्यधिनो ब्रूहि ब्रूहि नोऽध्यधिनो ब्रूहि ब्रूहि ब्रूहि नो नो ब्रूहि सुमनस्य मानः सुमनस्य मानो ब्रूहि नो नो ब्रूहि सुमनस्य मानः ब्रूहि सुमनस्य मानः सुमनस्य मानो ब्रूहि ब्रूहि सुमनस्य मानो वयम् वयगो सुमनस्य मानो ब्रूहि ब्रूहि सुमनस्य मानो वयम् सुमनस्य मानो वयम् वयगो सुमनस्य मानः सुमनस्य मानो वयुगस्य छन्दो निकायो निकायश्छन्दो रथं तरघोरथं तरं छन्दो निकायः रथं तरमिति रथम् निकायश्चन्दो निकायो निकायश्चन्दो विवधो विवधश्चन्दो निकायो निकायश्चन्दो विवधः इति निकायः छन्दो विवधो विवधश्चन्दश्चन्दो विवधश्चन्दश्चन्दो विवधश्चन्दश्चन्दो विवधश्चन्दश्चन्दश्चन्दो विवधो विवधश्चन्दो गिरो गिरश्चन्दो विवधो विवधश्चन्दो गिरः विवध इति विवधः गिरो गिरश्चन्दश्चन्दो गिरश्चन्दश्चन्दो गिरश्चन्दश्चन्दो गिरश्चन्दः गिरश्चन्दश्चन्दो गिरो गिरश्चन्दो भ्रजो भ्रजश्चन्दो गिरो गिरश्चन्दो भ्रजः छन्दो भ्रजो भ्रजश्चन्दश्चन्दो भ्रजश्चन्दश्चन्दो भ्रजश्चन्दश्चन्दो भ्रजश्चन्दः भ्रजश्चन्दश्चन्दो भ्रजो भ्रजश्चन्दः षष्टुप् षष्टुप् छन्दो भ्रजो भ्रजश्चन्दः षष्टुप् षष्टुप् षष्टुप् छन्दश्चन्दः षष्टुप् छन्दश्चन्दः षष्टुप् छन्दश्चन्दः षष्टुप् छन्दः षष्टुप् छन्दश्चन्दः षष्टुप् षष्टुप् छन्दो नुष्टुभ नुष्टुप् छन्दः षष्टुप् षष्टुप् छन्दो नुष्टुभ षष्टुभिति षष्टुप् छन्दो नुष्टुभ नुष्टुप् छन्दश्चन्दो नुष्टुप् छन्दश्चन्दो नुष्टुप् छन्दश्चन्दो नुष्टुप् छन्दः नुष्टुप् छन्दश्चन्दो नुष्टुभ नुष्टुप् छन्दः ककुत् ककुत् छन्दो नुष्टुभ नुष्टुप् छन्दः ककुत् नुष्टुभित्यनुस्तुम छन्दः ककुत् ककुत् छन्दश्चन्दः ककुत् छन्दश्चन्दः ककुत् छन्दश्चन्दः ककुत् छन्दः ककुत् छन्दश्चन्दः ककुत् ककुत् छन्दस्त्रिककुत्र ककुत् छन्दः ककुत् ककुत् छन्दस्त्रिककुत् छन्दस्त्रिककुत्र ककुत् छन्दश्चन्दस्त्रिककुत् छन्दश्चन्दस्त्रिककुत् छन्दश्चन्दस्त्रिककुत् छन्दः त्रिककुत् छन्दश्चन्दस्त्रिककुत्र ककुत् छन्दः काव्यं काव्यं छन्दस्त्रिककुत्र ककुत् छन्दः काव्यं ककुदिति त्रिककुत् छन्दः काव्यं काव्यं छन्दश्चन्दः काव्यं छन्दश्चन्दः काव्यं छन्दश्चन्दः काव्यं छन्दः काव्यं छन्दश्चन्दः काव्यं काव्यं छन्दो अङ्कुपमङ्कुपं छन्दः काव्यं काव्यं छन्दो अङ्कुपं छन्दो अङ्कुपमङ्कुपं छन्दश्चन्दो अङ्कुपं छन्दश्चन्दो अङ्कुपं छन्दश्चन्दो अङ्कुपं छन्दः अङ्कुपं छन्दश्चन्दो अङ्कुपमङ्कुपं छन्दः पदमङ्गिः पदमङ्गिश्छन्दो अङ्कुपमङ्कुपं छन्दः पदमङ्गिः पदमङ्गिः पदमङ्गिश्छन्दश्चन्दः पदमङ्गिश्छन्दश्चन्दः पदमङ्गिश्छन्दश्चन्दः पदमङ्गिश्छन्दः पदमङ्गिश्छन्दश्चन्दः पदमङ्गिः पदमङ्गिश्छन्दोऽक्षरभङ्गिरक्षरभङ्गिश्छन्दः पदमङ्गिः पदमङ्गिश्छन्दोऽक्षरभङ्गिः पदमङ्गिरिति पदपङ्क्तिः छन्दोऽक्षरभङ्गिरक्षरभङ्गिश्छन्दश्चन्दोऽक्षरभङ्गिश्छन्दश्चन्दोऽक्षरभङ्गिश्छन्दश्चन्दोऽक्षरभङ्गिश्छन्दः अक्षरभङ्गिश्छन्दश्चन्दोऽक्षरभङ्गिरक्षरभङ्गिश्छन्दो विस्तारभङ्गिर्विस्तारभङ्गिश्छन्दोऽक्षरभङ्गिरक्षरभङ्गिश्छन्दो विस्तारभङ्गिरित्यक्षरभङ्गिः छन्दो विस्तारभङ्गिर्विस्तारभङ्गिश्छन्दश्चन्दो विस्तारभङ्गिश्छन्दश्चन्दो विस्तारभङ्गिश्छन्दश्चन्दो विस्तारभङ्गिश्छन्दः विस्तारभङ्गिश्छन्दश्चन्दो विस्तारभङ्गिर्विस्तारभङ्गिश्छन्दः अक्षरः अक्षरश्छन्दो विस्तारभङ्गिर्विस्तारभङ्गिश्छन्दः अक्षरः विस्तारभङ्गिरिति विस्तारभङ्गिः छन्दः अक्षरः अक्षरश्छन्दश्चन्दः अक्षरो भृज्वान् भृज्वान् क्षुरश्छन्दश्चन्दः अक्षरो भृज्वान् क्षुरो भृज्वान् भृज्वान् क्षुरः क्षुरो भृज्वान् छन्दश्चन्दो भृज्वान् क्षुरः क्षुरो भृज्वान् छन्दः भृज्वान् छन्दश्चन्दो भृज्वान् भृज्वान् छन्दः प्रच्छत् प्रच्छन्दो भृज्वान् भृज्वान् छन्दः प्रच्छत् छन्दः प्रच्छत् प्रच्छन्दश्चन्दः प्रच्छन्दश्चन्दः प्रच्छन्दश्चन्दः प्रच्छन्दः प्रच्छन्दश्चन्दः प्रच्छन्दः पक्षः पक्षश्चन्दः प्रच्छत् प्रच्छन्दः पक्षः छन्दः पक्षः पक्षश्चन्दश्चन्दः पक्षश्चन्दश्चन्दः पक्षश्चन्दश्चन्दः पक्षश्चन्दः पक्षश्चन्दश्चन्दः पक्षः पक्षश्चन्द एव एवश्चन्दः पक्षः पक्षश्चन्द एव छन्द एव एवश्चन्दश्चन्द एवश्चन्दश्चन्द एवश्चन्दश्चन्द एवश्चन्दः एवश्चन्दश्चन्द एव एवश्चन्दोवरिवोवरिवश्चन्द एव एवश्चन्दोवरिवश्चन्दोवरिवश्चन्दश्चन्दोवरिवश्चन्दश्चन्दोवरिवश्चन्दः छन्दोवयोवयश्चन्दोवरिवोवरिवश्चन्दोवयश्चन्दोवयश्चन्दोवयश्चन्दश्चन्दोवयश्चन्दः छन्दोवयस्कृद्वयस्कृच्छन्दो विशालं विशालं छन्दो वयस्कृद्वयस्कृच्छन्दो विशालं वयस्कृदिति भयः छन्दो विशालं विशालं विशालं छन्दश्छन्द विशालं छन्दश्छन्द विशालं छन्दश्छन्द विशालं छन्दः विशालं छन्दश्छन्द विशालं विशालं छन्द विस्पर्धा विस्पर्धाश्छन्द विशालं विशालं छन्द विस्पर्धा विशालमिति विशालं छन्द विस्पर्धा विस्पर्धाश्छन्दश्छन्द विस्पर्धाश्छन्दश्छन्द विस्पर्धाश्छन्दश्छन्द विस्पर्धाश्छन्दः विस्पर्धाश्छन्दश्छन्द विस्पर्धा विस्पर्धाश्छन्दश्छदिश्छदिश्छन्द विस्पर्धा विस्पर्धाश्छन्दश्छदिः विस्पर्धा इति विस्पर्धाः छन्दश्छदिश्छदिश्छन्दश्छन्दश्छदिश्छन्दश्छन्दश्छदिश्छन्दश्छदिश्छन्दश्छदिश्छन्द दूरोहणं दूरोहणं छन्दश्छदिश्छदिश्छन्द दूरोहणं छन्दो दूरोहणं दूरोहणं छन्दश्छन्द दूरोहणं छन्दश्छन्द दूरोहणं छन्दश्छन्द दूरोहणं छन्दः दूरोहणं छन्दश्छन्द दूरोहणं दूरोहणं छन्दस्तन्द्रं तन्द्रं छन्द दूरोहणं दूरोहणं छन्दस्तन्द्रं दूरोहणमिति दूरोहणं छन्दस्तन्द्रं तन्द्रं छन्दश्छन्दस्तन्द्रं छन्दश्छन्दस्तन्द्रं छन्दश्छन्दस्तन्द्रं छन्दः तन्द्रं छन्दश्छन्दस्तन्द्रं तन्द्रं छन्दोङ्काङ्कमं काङ्कं छन्दस्तन्द्रं तन्द्रं छन्दोङ्काङ्कं छन्दोङ्काङ्कमं काङ्कं छन्दश्छन्दोङ्काङ्कं छन्दश्छन्दोङ्काङ्कं छन्दश्छन्दोङ्काङ्कं छन्दः काङ्कं छन्दश्छन्दोङ्काङ्कमं काङ्कं छन्दः छन्द इति छन्दः वृत्राणि वृत्राण्यग्निरग्निर्वृत्राणि जङ्घनज्जङ्घनद्वृत्राण्यग्निरग्निर्वृत्राणि जङ्घनद्वृत्राणि जङ्घनज्जङ्घनद्वृत्राणि वृत्राणि जङ्घनद्रविणस्युर्द्रविणस्युर्जङ्घनद्वृत्राणि वृत्राणि जङ्घनद्रविणस्योर्द्रविणस्योर्जङ्घनद्रविणस्युर्विपन्यया शुक्रशुक्रसमिद्ध समिद्ध शुक्र आहुत आहुत शुक्रसमिद्ध समिद्ध शुक्र आहुत इति सम् शुक्र आहुत आहुत शुक्र शुक्र आहुतः इत्याहुतः सोम सोमत्वन्दगो सोमास्यसि सोमत्वन्दगो सोमासि सोमास्यसि सोम सोमासि सत्पतिः सत्पतिरसि सोमसोमासि सत्पतिः सत्पतिः त्वन्द्वगो राजोतोत राजात्वन्द्वगो राजोत राजोतोत राजा राजोत वृत्रः वृत्रहोत राजा राजोत वृत्रः वृत्रः वृत्रहोतोत वृत्रः हेति वृत्रः भद्रो भद्रस्त्वन्द्वं भद्रो अस्यसि भद्रस्त्वन्द्वं भद्रो असि भद्रो अस्यसि भद्रो भद्रो असि क्रतुः क्रतुरसि भद्रो भद्रो असि क्रतुः क्रतः क्रतुरस्यसि क्रतुः क्रतुरिति क्रतुः भद्राते ते भद्रा भद्राते अग्ने अग्ने ते भद्रा भद्राते अग्ने ते अग्ने अग्ने ते ते अग्ने स्वनीकस्वनीकाग्ने ते ते अग्ने स्वनीकस्वनीकाग्ने अग्ने स्वनीकसन्दृक् सन्दृक् स्वनीकाग्ने अग्ने स्वनीकसन्दृक् स्वनीकसन्दृक् सन्दृक् स्वनीकस्वनीकसन्दृक् घोरस्य घोरस्य सन्दृक् स्वनीकस्वनीकसन्दृक् घोरस्य अनीकेति सु अनीका सन्दृक् घोरस्य घोरस्य सन्दृक् सन्दृक् घोरस्य सदसदो घोरस्य सन्दृक् सन्दृक् घोरस्य सदः सन्दृगिति सन्दृग् घोरस्य सदस्सतो घोरस्य घोरस्य सतो विष्णस्य विष्णस्य सतो घोरस्य घोरस्य सतो विष्णस्य सतो विष्णस्य विष्णस्य सदस्सतो विष्णस्य चारुश्चारुर्विष्णस्य सदस्सतो विष्णस्य चारुः विष्णस्य चारुश्चारुर्विष्णस्य विष्णस्य चारुः चारुरिति चारुः नयद्यन्न नयत्ते ते यन्न नयत्ते ते यद्यत्ते शोचिश्रोचिस्ते यद्यत्ते शोचिः शोचिश्रोचिस्ते ते शोचिस्तमसा तमसा शोचिस्ते ते शोचिस्तमसा शोचिस्तमसा तमसा शोचिश्रोचिस्तमसा वरन्त वरन्त तमसा शोचिश्रोचिस्तमसा वरन्त तमसा वरन्त वरन्त तमसा तमसा वरन्तनन वरन्त तमसा तमसा वरन्तन वरन्तनन वरन्त वरन्तन ध्वस्मानो ध्वस्मानो न वरन्त वरन्तन ध्वस्मानः ध्वस्मानो ध्वस्मानो नन ध्वस्मानस्तनुवि तनुविध्वस्मानो नन ध्वस्मानस्तनुवि ध्वस्मानस्तनुवि तनुविध्वस्मानो भद्रन्ते ते भद्रम् भद्रन्ते अग्ने अग्ने ते भद्रम् भद्रन्ते अग्ने अग्ने अग्ने ते ते अग्ने सहसिन् सहसिन्नग्ने ते ते अग्ने सहसिन्न अग्ने सहसिन् सहसिन्नग्ने अग्ने सहसिन्ननीकमनीकगो सहसिन्नग्ने अग्ने सहसिन्ननीकम् सहसिन्ननीकमनीकगो सहसिन् सहसिन्ननीकमुपाक उपाके नीकगो सहसिन् सहसिन्ननीकमुपाकेकमुपाक उपाके नीकमनीकमुपाक ओपाके नीकमनीकमुपाक आक ओपाक उपाक आरोचते रोचत ओपाक उपाक आरोचते आरोचते रोचत आरोचते सूर्यस्य सूर्यस्य रोचत आरोचते सूर्यस्य रोचते सूर्यस्य सूर्यस्य रोचते रोचते सूर्यस्य सूर्यस्येति सूर्यस्य दृशे दृशे ऋषदृश दृशेत दृशेत दृशे दृशे ऋषदृशेत दृशे दृशेत दृशेत दृशे दृशे दृशेत दृशे नक्तया नक्तयात् दृशे दृशे दृशेत दृशे नक्तया दृशे नक्तया नक्तयात् दृशेत दृशे नक्तया चिच्चिन्नक्तयात् दृशेत दृशे नक्तया चित्तया चिच्चिन्नक्तया नक्तया चिदरूक्षितमरूक्षितम् चिन्नक्तया नक्तया चिदरूक्षितम् चिदरूक्षितमरूक्षितम् चिच्चिदरूक्षितम् दृशे दृशे अरूक्षितम् चिच्चिदरूक्षितम् दृशे अरूक्षितम् दृशे दृशे अरूक्षितमरूक्षितम् दृशा दृशे अरूक्षितमरूक्षितम् दृशा दृशे दृश आरूपे रूप आदृशे दृश आरूपे रूपे रूप आरूपे अन्नमन्नगो रूप आरूपे अन्नम् रूपे अन्नमन्नगो रूपे रूपे अन्नम् अन्नमित्यन्नम् सैनैनास सैनानीकेनानी केनैनास सैनानीकेनैनैनानीकेन सुविदत्र सुविदत्रो नीकेनैनैनानीकेन सुविदत्रः नीकेन सुविदत्र सुविदत्रो नीकेनानीकेन सुविदत्रो अस्मे अस्मे सुविदत्रो नीकेनानीकेन सुविदत्रो अस्मे सुविदत्रो अस्मे अस्मे सुविदत्र सुविदत्रो अस्मे यष्टा यष्टा अस्मे सुविदत्र सुविदत्रो अस्मे यष्टात्र इति सुविदत्रः अस्मे यष्टा यष्टा अस्मे अस्मे यष्टा देवान् देवान् यष्टा अस्मे अस्मे यष्टा देवान् अस्मे इत्यस्मे यष्टा देवान् देवान् यष्टा यष्टा देवा गु आयिष्ठाय जिष्ठो देवान् यष्टा यष्टा देवा गु उतोदनः परस्पाः परस्पान उतोदनः परस्पाः परस्पाः परस्पानो नः परस्पा अग्नेऽग्ने परस्पानो नः परस्पा अग्ने परस्पा अग्नेऽग्ने परस्पाः परस्पा अग्ने द्युमद्युमदग्ने परस्पाः परस्पा अग्ने द्युमद् परस्पा इति परः अग्ने द्युमद्युमदग्नेऽग्ने द्युमदुतोतद्युमदग्नेऽग्ने द्युमदुत द्युमद्युमदुतरेव द्युमद्युमधुतरेवत् द्युमदिति द्युमत् रेवत्रेव दुतोतरेवत्ति दीहि दिदीहि रेव दुतोतरेवत्ति दीहि रेवद्दिदीहि दिदीहि रेवद्रेवद्दि दीहि स्वस्तिनो न स्वस्ति स्वस्तिनो दिवो दिवो न स्वस्ति स्वस्तिनो दिवः दिवो दिवो नो न दिवो अग्ने अग्ने दिवो नो न दिवो अग्ने दिवो अग्ने अग्ने दिवो दिवो अग्ने पृथिव्याः पृथिव्या अग्ने दिवो दिवो अग्ने पृथिव्याः पृथिव्या अग्ने अग्ने पृथिव्या विश्वायुर्विश्वायुः पृथिव्या अग्ने अग्ने पृथिव्या विश्वायुः पृथिव्या विश्वायुर्विश्वायुः पृथिव्याः पृथिव्या विश्वायुर्धेहि धेहि विश्वायुः पृथिव्याः पृथिव्या विश्वायुर्धेहि विश्वायुर्धेहि धेहि विश्वायुर्विश्वायुर्धेहि यजथा यजथा यधेहि विश्वायुर्विश्वायुर्धेहि यजथा यजथाय विश्वायुरिति विश्व आयुः यजथाय यजथाय धेहि धेहि यजथाय देवदेव यजथाय धेहि धेहि यजथाय देव यजथाय देवदेव यजथाय यजथाय देव देवेति देव यत्सीमहि सीमहि यद्यत् सीमहि दिविजात दिविजात सीमहि यद्यत् सीमहि दिविजात सीमहि दिविजात दिविजात सीमहि सीमहि दिविजात प्रशस्तम् प्रशस्तम् दिविजात सीमहि सीमहि दिविजात प्रशस्तम् दिविजात प्रशस्तम् प्रशस्तम् दिविजात दिविजात प्रशस्तम् तत्तत् प्रशस्तम् दिविजात दिविजात प्रशस्तम् तत् दिविजातेति दिवि प्रशस्तम् तत्तत् प्रशस्तम् प्रशस्तम् तदस्मास्वस्मासु तत् प्रशस्तम् प्रशस्तम् तदस्मासु प्रशस्तमिति प्राशस्तम् तदस्मास्वस्मासु तत्तदस्मासु द्रविणम् द्रविणमस्मासु तत्तदस्मासु द्रविणम् अस्मासु द्रविणम् द्रविणमस्मास्वस्मासु द्रविणम् धेहि धेहि द्रविणमस्मास्वस्मासु द्रविणम् धेहि द्रविणम् धेहि धेहि द्रविणम् द्रविणम् धेहि चित्रम् चित्रम् धेहि द्रविणम् द्रविणम् धेहि चित्रम् धेहि चित्रम् चित्रम् धेहि धेहि चित्रम् चित्रमिति चित्रम् होतरु होतर् यथा यथा होतरम् मनुषो मनुषो होतर् यथा यथा होतरम् मनुषः होतर् मनुषो मनुषो होतरु होतर् मनुषो देवताता देवताता मनुषो होतरु होतर् मनुषो देवताता मनुषो देवताता देवताता मनुषो मनुषो देवताता यज्ञेभिर्यज्ञेभिर्देवताता मनुषो मनुषो देवताता यज्ञेभिः देवताता यज्ञेभिर्यज्ञेभिर्देवताता देवताता यज्ञेभिः सूनो सूनो यज्ञेभिर्देवताता देवताता यज्ञेभिः सूनो देवता तेति देव यज्ञेभिः सूनो सूनो यज्ञेभिर्यज्ञेभिः सूनो सहस सहस सूनो यज्ञेभिर्यज्ञेभिः सूनो सहस सूनो सहस सहस सूनो सूनो सहसो यजासि यजासि सहस सूनो सूनो सहसो यजासि सूनो यजासि सूनो सहसो यजासि यजासि सहसो यजासि यजासि इति यजासि एवानो न एवैवानो अद्याद्य न एवैवानो अद्य नो अद्याद्यनो नो अद्य समना समनाद्यनो नो अद्य समना अद्य समना समनाद्याद्य समना समानान् समानान् समनाद्याद्य समना समानान् समना समानान् समानान् समना समना समानानुषन् नुषन् समानान् समना समना समानानुषन् समानानुषन् नुषन् समानान् समानानुषन्नग्ने अग्नुषन् समानान् समानानुषन्नग्ने उषन्नग्ने अग्न उषन्नुषन्नग्न उषत उषतो अग्न उषन्नुषन्नग्न उषतः उषत उषतो अग्ने अग्न उषतो यक्षि यक्षि उषतो अग्ने अग्न उषतो यक्षि उषतो यक्षि यक्षि उषत उषतो यक्षि देवान् देवान् यक्षि उषत उषतो यक्षि देवान् देवान् देवान् यक्षि यक्षि देवान् देवानिति देवान् अग्निमीड ईडे अग्निमग्निमीडे पुरोहितम् पुरोहितमीडे अग्निमग्निमीडे पुरोहितम् पुरोहितम् पुरोहितमीड ईडे पुरोहितम् यज्ञस्य यज्ञस्य पुरोहितमीड ईडे पुरोहितम् यज्ञस्य पुरोहितम् यज्ञस्य यज्ञस्य पुरोहितम् पुरोहितम् यज्ञस्य देवम् देवम् यज्ञस्य पुरोहितम् पुरोहितम् यज्ञस्य देवम् पुरोहितमिति पुरोहितम् यज्ञस्य देवम् देवम् यज्ञस्य यज्ञस्य देवमृत्विज मृत्विजम् देवम् यज्ञस्य यज्ञस्य देवमृत्विजम् देवमृत्विज मृत्विजम् देवम् देवमृत्विजम् मृत्विजमित्यर्त्विजम् होतारघोरत्रधातमघोरत्र धातमगो होतारगो होतारगो रत्नधातमम् न धातममिति रत्ना धातमम् वृषा सोम सोम वृषा वृषा सोमद्युमाञ्जुमान् सोम वृषा वृषा सोमद्युमान् सोमद्युमाञ्जुमान् सोम सोमद्युमागो अस्य सिद्युमान् सोम सोमद्युमागो असि युमागो अस्य सिद्युमाञ्जुमागो असि वृषा वृषा सिद्युमाञ्जुमागो असि वृषा युमानि वृषास्य वृषा देव देव वृषास्य वृषा देव वृषा देव देव वृषा वृषा देव वृषव्रतो वृषव्रतो देव वृषा वृषा देव वृषव्रतः देव वृषव्रतो वृषव्रतो देव वृषा धर्माणि धर्माणि वृषा वृषा धर्माणि दधिषे दधिषे धर्माणि वृषा वृषा धर्माणि दधिषे धर्माणि दधिषे दधिषे धर्माणि धर्माणि दधिषे इति दधिषे शान्तपना इदमिदगो शान्तपना शान्तपना इदगो हविर हविरिदगो शान्तपना शान्तपना इदगो हविः हविरहविरिदमितगो हविर्मरुतो मरुतः हविरिदमितगो हविर्मरुतः हविर्मरुतो मरुतो हविरहविर्मरुतस्तत्तन्मरुतो हविरहविर्मरुतस्तत् मरुतस्तत्तन्मरुतो मरुतस्तज्जुजुष्टन जुजुष्टन तन्मरुतो मरुतस्तज्जुजुष्टन अज्जुजुष्टन जुजुष्टन तत्तज्जुजुष्टन जुष्टनेति जुजुष्टन युष्माकोत्यूति युष्माक युष्माकोतिरिषादसो रिषादस ऊति युष्माक युष्माकोति ऋषादसः ऋषादशोरिषादश ऊत्योतिरिषादसः ऋषादस इति ऋषादसः यो नो नो यो यो नो मर्तो मर्तो नो यो यो नो मर्तः नो मर्तो मर्तो नो नो मर्तो वसवो वसवो मर्तो नो नो मर्तो वसवः वसवो वसवो मर्तो मर्तो वसवो दुरुहृणायुर्दुरुहृणायुर्वसवो मर्तो मर्तो वसवो दुरुहृणायुः वसवो दुरुहृणायुर्दुरुहृणायुर्वसवो वसवो दुरुहृणायुस्थिर स्थिरो दुरुहृणायुर्वसवो वसवो दुरुहृणायुस्थिरः दुरुहृणायुस्थिर स्थिरो दुरुहृणायुर्दुरुहृणायुस्थिर सत्यानि सत्यानि तिरो दुरुहृणायुर्दुरुहृणायुस्थिर सत्यानि दुरुहृणायुरिति दुहृणायुः सत्यानि सत्यानि तिरस्तिर सत्यानि मरुतो मृतः सत्यानि तिरस्तिर सत्यानि मरुतः सत्यानि मरुतो मृतः सत्यानि सत्यानि मरुतो जिघागुंसा जिघागुंसान् मरुतः सत्यानि सत्यानि मरुतो जिघागुंसा जिघागुंसा जिघागुंसान् मृतो मरुतो जिघागुंसा जिघागुंसादिति जिघागुंसा पाशं पाशं द्रुहोद्रुः पाशं प्रति प्रतिपाशं द्रुहोद्रुः पाशं प्रति पाशं प्रति प्रतिपाशं पाशं प्रति सस प्रतिपाशं पाशं प्रति सः सस प्रति प्रति समुचेष्टमुचेष्ट स प्रति प्रति समुचेष्ट समुचेष्टमुचेष्ट स समुचेष्ट तपिष्ठेन तपिष्ठेन मुचेष्ट स समुचेष्ट तपिष्ठेन चेष्ट तपिष्ठेन तपिष्ठेन मुचेष्टमुचेष्ट तपिष्ठेन तपसा तपसा तपिष्ठेन मुचेष्टमुचेष्ट तपिष्ठेन तपसा तपिष्ठेन तपसा तपसा तपिष्ठेन तपिष्ठेन तपसा हन्तन हन्तन तपसा तपिष्ठेन तपिष्ठेन तपसा हन्तन हन्तन हन्तन तपसा तपसा हन्तनातन्तगो हन्तन तपसा तपसा हन्तनातम् हन्तनातन्तगो हन्तन हन्तनातम् विदितम् संवत्सरेण मरुतो मरुतः संवत्सरेण संवत्सरेण मरुतः स्वर्का स्वर्का मरुतः संवत्सरेण संवत्सरेण मरुतः स्वर्का संवत्सरेण इति मरुतः स्वर्का स्वर्का मरुतो मरुतः स्वर्का उरुक्षया उरुक्षया स्वर्का मरुतो मरुतः स्वर्का उरुक्षया स्वर्का उरुक्षया उरुक्षया स्वर्का स्वर्का उरुक्षया सगणा सगणा उरुक्षया स्वर्का स्वर्का उरुक्षया सगणा स्वर्का इति सु अर्का सगणा सगणा उरुक्षया उरुक्षया सगणा मानुषेषु मानुषेषु सगणा उरुक्षया उरुक्षया सगणा मानुषेषु क्षया इत्युरुक्षया सगण मानुषेषु मानुषेषु सगणा सगण मानुषेषु सगण इति सा गणः मानुषेषु स्मदस्मत्ते ते स्मत्पाशान् पाशानस्मत्ते ते स्मत्पाशान् स्मत्पाशान् पाशानस्मदस्मत्पाशान् प्रप्रभाशानस्मदस्मत्पाशान् प्राशान् प्रप्रभाशान् पाशान् प्रमुञ्चन्तु मुञ्चन्तु प्रभाशान् पाशान् प्रमुञ्चन्तु मुञ्चन्तु मुञ्चन्तु प्रप्रमुञ्चन्त्वगोहसो अगोहसो मुञ्चन्तु प्रप्रमुञ्चन्त्वगोहसः मुञ्चन्त्वगोहसो अगोहसो मुञ्चन्तु मुञ्चन्त्वगोहसः सान्तपनाः सान्तपना अगोहसो मुञ्चन्तु मुञ्चन्त्वगोहसः सान्तपना सान्तपना अगोहसो अगोहसः सान्तपना मदिरा मदिरा सान्तपना अगोहसो अगोहसः सान्तपना मदिरा सान्तपना मदिरा मदिरा सान्तपना सान्तपना मदिरा मादयिष्णवो मादयिष्णवो मदिरा सान्तपना सान्तपना मदिरा मादयिष्णवः सान्तपना इति सान्तपना मादयिष्णवो मादयिष्णवो मदिरा मदिरा मादयिष्णवः मादयिष्णव इति मादयिष्णवः पिप्रीः देवान् देवान् पिप्रीः पिप्रीः देवागुंशत उषतो देवान् पिप्रीः पिप्रीः देवागुंशतः देवागुंशत उषतो देवान् देवागुंशतो यविष्ठय विष्ठो शतो देवान् देवागुंशतो यविष्ठा शतो यविष्ठय विष्ठो शत उषतो यविष्ठ विद्वान् विद्वान् यविष्ठो शत उषतो यविष्ठ विद्वान् विष्ठ विद्वान् विद्वान् यविष्ठ यविष्ठ विद्वागुं ऋतोगुं ऋतोन् विद्वान् यविष्ठ यविष्ठ विद्वागुं ऋतोन् विद्वागुं ऋतोगुं ऋतोन् विद्वान् विद्वागुं ऋतोगुं ऋतुपद ऋतुपद ऋतोन् विद्वान् विद्वागुं ऋतोगुं ऋतुपदे ऋतोगुं ऋतुपद ऋतुपद ऋतोगुं ऋतोगुं ऋतुपदे यजै जर्तुपद ऋतोगुं ऋतोगुं ऋतुपदे यज ऋतुपदे यजै जर्तुपद ऋतुपदे यजेहेतुपद ऋतुपदे यजेहत इत्युर्तो हे दैव्या दैव्याय दैव्या ऋत्विद ऋत्विजो दैव्या ये ये दैव्या ऋत्विजः दैव्या ऋत्विज ऋत्विजो दैव्या दैव्या ऋत्विजस्तेभिस्तेभिरृत्विजो दैव्या दैव्या ऋत्विजस्तेभिः ऋत्विजस्तेभिस्तेभिरृत्विज ऋत्विजस्तेभिरग्ने अग्ने तेभिरृत्विज ऋत्विजस्तेभिरग्ने तेभिरग्ने अग्ने तेभिस्तेभिरग्ने त्वं त्वमग्ने तेभिस्तेभिरग्ने त्वम् अग्ने त्वं त्वमग्ने अग्ने त्वगोहोतॄणागोहोतॄणान् त्वमग्ने अग्ने त्वगोहोतॄणागोहोतॄणागोहोतॄणान् त्वं त्वगोहोतॄणामस्य सिहोतॄणान् त्वं त्वगोहोतॄणामसि होतॄणामस्य सिहोतॄणागोहोतॄणामस्यायजिष्ठाय जिष्ठो जिहोतॄणागोहोतॄणामस्याय जिष्ठः स्यायजिष्ठ आयजिष्ठोऽस्यस्यायजिष्ठः आयजिष्ठ इत्यायजिष्ठेयद्यदग्नेयदद्याद्यदग्ने ज्ञेयदद्याद्यद्याद्य यद्य दद्य विशो विशो अद्ययद्य दद्य विशः अद्य विशो विशो अद्याद्य विशो अर्धरस्याद्धरस्य विशो अद्याद्य विशो अर्धरस्य विशो अर्धरस्याद्धरस्य विशो विशो अर्धरस्य होतर होतरद्धरस्य विशो विशो अर्धरस्य होतः अर्धरस्य होतर होतरद्धरस्याद्धरस्य होत पावक पावक होतरद्धरस्याद्धरस्य होत पावक होतः पावक पावक होतर होतः पावक शोचे शोचे पावक होतर होतः पावक शोचे पावक शोचे शोचे पावक पावक शोचे वेर्वेश शोचे पावक पावक शोचे वे शोचे वेर्वेश शोचे शोचे वेष्ट्वं त्वं वेश शोचे शोचे वेष्ट्वं वेष्ट्वं त्वं वेर्वेष्ट्वगुहि त्वं वेर्वेष्ट्वगुहि त्वगुहि त्वं त्वगुहि यज्वा यज्वाहि त्वं त्वगुहि यज्वा यज्वाहि यज्वाय जासि जास्युर्तप्ताय जासि महिना महिनाय जास्युर्तप्ताय जासि महिना जासि महिना महिनाय जासि जासि महिना विविमहिनाय जासि जासि महिना विना विविमहिना महिना वियद्यद्विमहिना महिना वियत् यद्यद्विवियद्भोर्भोर्यद्विवियद्भोर्भोर्भोर्यद्यद्भोर् हव्या हव्या भोर्यद्यद्भोर् हव्या भोर्हव्या हव्या भोर्भोर्हव्या वहवः हव्या भोर्भोर्हव्यावः हव्या वहवः हव्या हव्या वह यविष्ठ यविष्ठवः हव्या हव्या वह यविष्ठ वह यविष्ठ यविष्ठ वहवः यविष्ठया यायविष्ठ वहवः यविष्ठयाष्ठया यायविष्ठ यविष्ठया ते ते यायविष्ठ यविष्ठया ते ते यायाते अद्याद्यते यायाते अद्याद्यते ते अद्यायिगोरयमग्निनाग्निनारयमश्नवदश्नवत्रयमग्निनाग्निनारयमश्नवदश्नवद्रयिगोरयमश्नवत्पोषम्बोषमश्नवद्रयिगोरयमश्नवत्पोषम् पोषम्बोषमश्नवदश्नवत्पोषमेवैव पोषम्बोषमेव दिवे दिवे दिवे दिव एव पोषम्बोषमेव दिवे दिवे दिवे दिवे दिवे दिव एवैव दिवे दिवे दिव इति दिवे दिवे वीरवत्तमम् वीरवत्तमम् यशसं यशसं वीरवत्तमम् वीरवत्तममिति वीरवत् तमम् यस्थानो अमे वहामि वहागयस्थानो गयस्थानो अमे वहाव सुविद्वसुविदमे वहागयस्थानो गयस्थानो अमे वहाव सुविद् गयस्थान इति गया स्थानः मे वहाव सुविद्वसुविदमे वहामि वहाव सुविद्पुष्टिवर्धनः पुष्टिवर्धनो वसुविदमे वहामि वहाव सुविद्पुष्टिवर्धनः अमे वहेत्यमेवष्टिवर् वर्धनः पुष्टिवर्धनो वसुविद्वसुविद्पुष्टिवर्धनः सुविदिति वसो विवर्धन इति पुष्टिवर्धनः सुमित्रः सोम सोम सुमित्रः सुमित्रः सोमनो नः सोम सुमित्रः सुमित्रः सोमनः मित्र इति सुमित्रः सोमनो नः सोम सोमनो भव भवनः सोम सोमनो भव भव भवनो नो भव भवेति भव मेधास आग्रहमेधा सोग्रहमेधास आगत कथाग्रहमेधा सोग्रहमेधास आगतमेधास इति गृह मेधासः आगतगतागतमरुतो मरुतो गतागतमरुतः गतमरुतो मरुतो गतगतमरुतो मा मरुतो गतगतमरुतो मारुतो मा मरुतो मरुतो मा पाप मा मरुतो मरुतो मा पाप मा माप भूतन भूतनाप मा माप भूतन भूतन भूतन पाप भूतन भूतलेति भूतन चन्तो नो नः प्रमुञ्चन्तः प्रमुञ्चन्तो नो अगुंहसो अगुंहसो नः प्रमुञ्चन्तः प्रमुञ्चन्तो नो अगुंहस मुञ्चन्त इति प्रामुञ्चन्तः अगुंहसो अगुंहसो नो न अगुंहसः अगुंहस इत्यगुंहसः पूर्वेभिर्हि पूर्वेभिः पूर्वेभिर्हि ददाशिम ददाशिमहि पूर्वेभिः पूर्वेभिर्हि ददाशिम हि ददाशिम ददाशिमहि हि ददाशिम शरद्भिः शरद्भिर्ददाशिमहि हि ददाशिम शरद्भिः मारुतम नर्वाणगो रथे शुभम नर्वाणगो रथे रथे शुभगो रथे शुभमनर्पाणमनर्पाण गोरथे शुभम् शुभमिति रथे शुभम् कण्वा अभ्यभिकण्वाः कण्वा अभिप्रप्राभिकण्वाः कण्वा अभिप्राभिप्रप्राभ्यभिप्रगायत गायत प्राभ्यभिप्रगायत प्रगायत गायत प्रप्रगायत गायतेति गायत अत्यासो ननात्यासो अत्यासो नये येनात्यासो अत्यासो नये ये येन नये मरुतो मरुतो येन नये मरुतः मरुतो मरुतो ये मरुतः स्वञ्च स्वञ्चो मरुतो ये मरुतः स्वञ्चः स्वञ्च स्वञ्चो मरुतो मरुतः स्वञ्चो यक्षदृशो यक्षदृश स्वञ्चो मरुतो मरुतः स्वञ्चो यक्षदृशः स्वञ्चो यक्षदृशो यक्षदृश स्वञ्च स्वञ्चो यक्षदृशो नन यक्षदृश स्वञ्च स्वञ्चो यक्षदृशो न यक्षदृशो नन यक्षदृशो यक्षदृशो न शुभयन्त शुभयन्त न यक्षदृशो यक्षदृशो न शुभयन्त यक्षदृश इति यक्षादृशः शुभयन्त न शुभयन्त मर्या मर्या शुभयन्त न शुभयन्त मर्या शुभयन्त मर्या मर्या शुभयन्त शुभयन्त मर्या इति मर्या हर्म्येष्ठा हर्म्येष्ठास्ते ते हर्म्येष्ठास्य शवस्य शवो हर्म्येष्ठास्ते ते हर्म्येष्ठास्य शवः हर्म्येष्ठा शिशवस्य शवो हर्म्येष्ठा हर्म्येष्ठा शिशवो न शिशवो हर्म्येष्ठा हर्म्येष्ठा शिशवो न हर्म्येष्ठा इति हर्म्ये शिशवो न शिशव शिशवो न शुभ्राः शुभ्रा न शिशवस्य शवो न शुभ्राः शुभ्राः शुभ्रान् न शुभ्रा वत्सासो वत्सासः शुभ्रान् न शुभ्रा वत्सासः वत्सासो वत्सासः शुभ्राः शुभ्रा वत्सासो न वत्सासः शुभ्राः शुभ्रा वत्सासो न वत्सासो न वत्सासो वत्सासो न प्रक्रीडिनः प्रक्रीडिनो न वत्सासो वत्सासो न प्रक्रीडिनः प्रक्रीडिनः प्रक्रीडिनो न प्रक्रीडिनः पयोधाः पयोधाः प्रक्रीडिनो न प्रक्रीडिनः पयोधाः क्रीडिनः पयोधाः पयोधाः प्रक्रीडिनः प्रक्रीडिनः पयोधाः क्रीडिन इति प्रक्रीडिनः पयोधा इति पयः धामेषाम् प्रप्रेषामज्मेष्वज्मेष्वेषाम्प्रप्रेषामज्मेषु विथुरा विथुराज्मेष्वेषामेषामज्मेषु विथुराज्मेषु विथुरा विथुराज्मेष्वज्मेषु विथुरेवेव विथुराज्मेष्वज्मेषु विथुरेव विथुरेवेव विथुरा विथुरेव रेजते रेजत इव विथुरा विथुरेव रेजते रेजते रेजत इवेव रेजते भूमि रेजत इवेव रेजते भूमिः रेजते भूमिर्भूमि रेजते रेजते भूमिर्यामेषु यामेषु भूमि रेजते रेजते भूमिर्यामेषु भूमिर्यामेषु यामेषु भूमिर्भूमिर्यामेषु यद्यद्यामेषु भूमिर्भूमिर्यामेषु यद् यामेषु यद्यद्यामेषु यामेषु यद्ध यद्यामेषु यामेषु यद्ध यद्ध यद्यद्ध युञ्जते युञ्जते हयद्यद्ध युञ्जते युञ्जते युञ्जते हह युञ्जते शुभे शुभे युञ्जते हह युञ्जते शुभे युञ्जते शुभे शुभे युञ्जते युञ्जते शुभे शुभ इति शुभे क्रीडयः क्रीडयस्ते ते क्रीडयोधन योधनयः क्रीडयस्ते ते क्रीडयोधनयः क्रीडयोधन योधनयः क्रीडयः क्रीडयोधनयो भ्राजदृष्टयो भ्राजदृष्टयोधनयः क्रीडयः क्रीडयोधनयो भ्राजदृष्टयः भ्राजदृष्टयो भ्राजदृष्टयोधन योधनयो भ्राजदृष्टय स्वयग्स्वयम् भ्राजदृष्टयोधन योधनयो भ्राजदृष्टय स्वयम् भ्राजदृष्टय स्वयग्स्वयम् भ्राजदृष्टयो भ्राजदृष्टय स्वयम् महित्वम् महित्वग्व स्वयम् भ्राजदृष्टयो भ्राजदृष्टय स्वयम् महित्वा भ्राजदृष्टय इति भ्राजत् दृष्टयः स्वयम् महित्वम् महित्वग्व स्वयग्व स्वयम् महित्वम् पनयन्त पनयन्त महित्वग्व स्वयग्व स्वयम् महित्वम् पनयन्त पनयन्त पनयन्त महित्वम् महित्वम् पनयन्त धूतयो धूतयः पनयन्त महित्वम् महित्वम् पनयन्त धूतयः महित्वमिति महित्वम् पनयन्त धूतयो धूतयः पनयन्त पनयन्त धूतयः धूतय इति धूतयः परेषु यद्यदुपःपरेषु उपःपरेषु यदचित्थमचित्थम् यदुपःपरेषु उपःपरेषु यदचित्थम् उपःपरेष्वित्युपःपरेषु यदचित्थमचित्थम् यद्यदचित्थम् ययिम् ययिमचित्थम् यद्यदचित्थम् ययिम् अचित्थम् ययिम् ययिमचित् भमचिद्धं ययिं वयो वयो ययिमचित् भमचिद्धं ययिं वयः वयो वयो ययिं ययिं वय इवे भवयो ययिं ययिं वय इव वय इवे भवयो वय इव मरुतो मरुत इव वयो वय इव मरुतः मरुतो मरुत इवेव मरुतः केन केन मरुत इवेव मरुतः केन मरुतः केन केन मरुतो मरुतः केनचिच्चित्केन मरुतो मरुतः केनचित् केनचिच्चित्केन केनचित् पथा पथा चित्केन केनचित् पथा पथा पथा चिच्चित् पथा चोदन्ति कोशाः कोशाश्चोदन्तिश्चोदन्ति कोशा उपोपकोशाश्चोदन्तिश्चोदन्ति कोशा कोश उपा कोश उपोपकोशः कोश उपभोव उपकोशः कोश उपवः उपभोव उपोपभोरथेषु रथेषु वा उपोपभोरथेषु भोरथेषु रथेषु वो भोरथेष्वार्थेषु वो भोरथेष्वार्थेष्वारथेषु रथेष्वा घृतम् घृतमारथेषु रथेष्वा घृतमाघृतमुक्षतोक्षतमुक्षतोक्षत घृतम् घृतमुक्षता मधुवर्णम् मधुवर्णमुक्षत घृतम् घृतमुक्षता मधुवर्णम् क्षता मधुवर्णम् मधुवर्णमुक्षतोक्षता मधुवर्णमर्च्यते अर्च्यते मधुवर्णमुक्षतोक्षता मधुवर्णमर्च्यते मधुवर्णमर्च्यते अर्च्यते मधुवर्णम् मधुवर्णमर्च्यते मधुवर्णमिति मधुवर्णम् अर्चत इत्यर्च्यते अग्निमग्निगो हवीमभिर्हवीमभिरग्निमग्निमग्निमग्निगो हवीमभिः सदा सदा हवीमभिरग्निमग्निमग्निमग्निगो हवीमभिः सदा अग्निमग्निमित्यग्निम् हवीमभिः सदा सदा हवीमभिर्हवीमभिः सदा हवन्त हवन्त सदा हवीमभिर्हवीमभिः सदा हवन्त हवीमभिरिति हवीमभिः सदा हवन्त हवन्त सदा सदा हवन्त विश्वतिम् विश्वतिगो हवन्त सदा सदा हवन्त विश्वतिम् हवन्त विश्वतिम् विश्वतिगो हवन्त हवन्त विश्वतिम् विश्वतिमिति विश्वतिम् हव्यवाहम् पुरुप्रियम् पुरुप्रियगो हव्यवाहगो हव्यवाहम् पुरुप्रियम् हव्यवाहमिति हव्यावाहम् पुरुप्रियमिति पुरु प्रियम् हिषस्वन्तः शस्वन्तो हि हिषस्वन्त ईडत ईडते शस्वन्तो हि हिषस्वन्त ईडते ईडत ईडते शस्वन्तः शस्वन्त ईडते सृजा सृजेडते शस्वन्तः शस्वन्त ईडते सृजा ईडते सृजा सृजेडत ईडते सृजा देवम् देवग्सृजेडत ईडते सृजा देवम् देवम् देवग्सृजा सृजा देवम् घृतश्च्युता घृतश्च्युता देवग्सृजा सृजा देवम् घृतश्च्युता देवम् घृतश्च्युता घृतश्च्युता देवम् देवम् घृतश्च्युता घृतश्च्युतेति घृताश्च्युता अग्निगो हव्याय हव्यायाग्निमग्निगो हव्याय वोढवे वोढवे हव्यायाग्निमग्निगो हव्याय वोढवे हव्याय वोढवे वोढवे हव्याय हव्याय वोढवे वोढवैति वोढवे अग्निरोचना रोचनेन्द्र अग्नि इन्द्र अग्निरोचना दिवो दिवो रोचनेन्द्र अग्नि इन्द्र अग्निरोचना दिवः अग्नि इन्द्र अग्नि रोचना दिवो दिवो रोचना रोचना दिवस्य थच्छिनथत् दिवो रोचना रोचना दिवस्यथत् दिवस्य थच्छिनथत् दिवो दिवस्यथत् वृत्रम् वृत्रग्नस्यथत् दिवो दिवस्यथत् वृत्रम् वृत्रम् वृत्रग्नस्यथच्छिनथत् वृत्रमिन्द्रमिन्द्रम् वृत्रग्नस्यथच्छिनथत् वृत्रमिन्द्रः वृत्रमिन्द्रमिन्द्रम् वृत्रम् वृत्रमिन्द्रम् भोव इन्द्रम् वृत्रम् वृत्रमिन्द्रम् वोव इन्द्रमिन्द्रम् वो विश्वतो विश्वतो व इन्द्रमिन्द्रम् वो विश्वतः विश्वतो विश्वतो वो वो विश्वतस्परि परि विश्वतो वो वो विश्वतस्परि विश्वतस्परि परि विश्वतो विश्वतस्परि इन्द्रमिन्द्रम् परि विश्वतो विश्वतस्परि इन्द्रम् हरीन्द्रमिन्द्रम् परि परीन्द्रम् नरो नर इन्द्रम् परि परीन्द्रम् नरः नरो नर इन्द्रमिन्द्रम् नरो विश्वकर्मन् विश्वकर्मन्नर इन्द्रमिन्द्रम् नरो विश्वकर्मन् नरो विश्वकर्मनु विश्वकर्मन्नरो नरो विश्वकर्मणो हविषा हविषा विश्वकर्मन्नरो नरो विश्वकर्मणो हविषा हविषा हविषा विश्वकर्मनु विश्वकर्मणो हविषा वावधानो वावधानो हविषा विश्वकर्मनु विश्वकर्मणो हविषा वावधानः विश्वकर्मन्निति विश्व कर्मन्नो हविषा वावधानो वावधानो हविषा हविषा वावधानो विश्वकर्मनु विश्वकर्मणो वावधानो हविषा हविषा वावधानो विश्वकर्मणम् वावधानो विश्वकर्मनु विश्वकर्मणो वावधानो वावधानो विश्वकर्मनो हविषा हविषा विश्वकर्मनो वावधानो वावधानो विश्वकर्मनो हविषा विश्वकर्मनो हविषा हविषा विश्वकर्मनो विश्वकर्मनो हविषा वर्धनेन वर्धनेन हविषा विश्वकर्मनो विश्वकर्मनो हविषा वर्धनेन विश्वकर्मन्निति विश्व कर्मन्नो हविषा वर्धनेन वर्धनेन हविषा हविषा वर्धनेन वर्धनेनेति वर्धनेन इति चतुर्थकाण्डे तृतीयप्रश्नस्य घनपाठः समाप्तः।